सर्वेषां गीतसोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृणुमः. विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनम् विद्याविहीनः पशुः. अस्तु, अद्य नूतनपाठः आरभ्यते. पाठस्य शीर्षकमस्ति दिव्यं ददामि ते चक्षुः. दिव्यं चक्षुः, तुभ्यं ददामि इति अर्थः. गीताश्लोकस्य भागः एषः अस्ति. सम्पूर्णतया श्लोकं ज्ञातुमिच्छामश्चेत्, अस्य श्लोकस्य सम्पूर्णभागम् अवगन्तुमिच्छामश्चेत्, श्लोकः एवं लिखितम् अस्ति. न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा, दिव्यं ददामि ते चक्षुः, पश्य मे योगमैश्वरम्. एकादशाध्यायस्य अष्टमश्लोकस्य भागः अस्माकं शीर्षकमस्ति. श्लोकं पुनः वदामि. न तु मां शक्यसे द्रष्टुम् अनेनैव स्वचक्षुषा, दिव्यं ददामि ते चक्षुः, पश्य मे योगमैश्वरम् इति परमात्मा वदति. इत्युक्ते तत्र अन्वयः अस्ति, अनेन स्वचक्षुषा एव मां द्रष्टुं न शक्यसे, ते दिव्यं चक्षुः ददामि, ऐश्वरं मे योगं पश्य इति परमात्मा वदति. दिव्यं चक्षुः इति कथनेन अप्राकृतं नेत्रम्, अप्राकृतं मद्दर्शनसाधनं. दिव्यं चक्षुः इत्युक्ते अलौकिकं नेत्रम् अथवा अप्राकृतं मद्दर्शनसाधनं. ते इत्युक्ते तुभ्यं, तत्र विकल्पेन रूपद्वयमस्ति खलु, चतुर्थी विभक्त्यां विकल्पेन रूपद्वयमस्ति, तुभ्यं ते इति रूपद्वयमस्ति. षष्ठी विभक्त्याम् अपि तव ते इति रूपद्वयमस्ति. अस्य श्लोकस्य अर्थः कः इत्युक्ते, एतेन नेत्रेण मां द्रष्टुं त्वं समर्थः न, अतः अलौकिकं नेत्रं ददामि, तेन साहाय्येन ईश्वरस्य असाधारणसामर्थ्यं पश्य इति परमात्मा वदति. विश्वरूपसन्दर्शनयोगः इति नाम्ना एकः अध्यायः अस्ति. तस्मिन् अध्याये अयं श्लोकः अस्ति. तस्मात् अध्यायात् अयं श्लोकः उद्धृतः. तुभ्यम् इति चतुर्थिविभक्त्यन्तं पदमस्ति. युष्माद् दकारान्तशब्दः अस्ति. तुभ्यं ते, तव ते, उभयत्रापि तत्र रूपद्वयमस्ति. त्वं युवां यूयं, त्वां युवां युष्मान् एवं रूपाणि भवन्ति. तुभ्यं दिव्यं चक्षुः ददामि, अत्र दिव्यम् इति विशेषणमस्ति, चक्षुः इति विशेष्यमस्ति. द्वयोः पदयोः मध्ये विशेषणविशेष्यभावसम्बन्धः अस्ति. चक्षुः इति प्रथमाविभक्तिरूपम् अस्ति. चक्षुः इति नपुंसकलिङ्गपदमस्ति. अत्र द्वितीयाविभक्तिरूपं कर्मपदं रूपेण अत्र लिखितम् अस्ति. किमर्थं चेत् दा धातुः सकर्मकधातुः, कर्मपदं स्वीकर्तुं शक्नोति. चक्षुः इति पदं प्रथमाविभक्त्यां द्वितीयाविभक्त्यां समानं रूपम् अस्ति, तस्य नपुंसकलिङ्गे अस्ति इत्यतः चक्षुः सकारान्तप्रातिपदिकमस्ति. चक्षुस् इति सकारान्तप्रातिपदिकं, तत्र रूपाणि चक्षुः चक्षुषी चक्षूंषि, चक्षुः चक्षुषी चक्षूंषि एवं रूपाणि भवन्ति. चतुर्थिविभक्तेः प्रसङ्गे किं ज्ञातव्यम्? माता शिशवे क्षीरं ददाति, पिता पुत्राय फलं ददाति, श्रीकृष्णः अर्जुनाय दिव्यं चक्षुः ददाति इत्यादीनि वाक्यानि वयं जानीमः. अत्र ददाति इत्युक्ते दानक्रिया अस्ति. दानक्रियायाः आश्रयः, दानक्रियाश्रयः श्रीकृष्णः. श्रीकृष्णः अर्जुनाय अलौकिकं नेत्रं ददाति इत्यस्मिन् वाक्ये श्रीकृष्णः इति कर्ता अस्ति, दानक्रियायाः आश्रयः. अत्र दानक्रिया अस्ति. चक्षुः इति कर्मपदमस्ति. कर्मणा सम्बन्धम् अर्जुनम् अभिप्रैति इत्युक्ते अत्र अर्जुनः इति सम्प्रदानकारकमस्ति. सम्प्रदानवाचकात् शब्दात् चतुर्थिविभक्तिः भवति, चतुर्थी सम्प्रदाने इति पाणिनिसूत्रेण. सम्प्रदानवाचकात् शब्दात् चतुर्थी विभक्तिः भवति, चतुर्थी सम्प्रदाने इति सूत्रेण. अतः अर्जुनाय इति चतुर्थिविभक्तिरूपम् अत्र दृश्यते. कर्मणा यम् अभिप्रैति स सम्प्रदानम् इति सूत्रमस्ति. कर्मणा यम् अभिप्रैति स सम्प्रदानम् तत् सूत्रं संज्ञासूत्रं. तेन सूत्रेण सम्प्रदानसंज्ञा का इति उच्यते. दानस्य कर्मणा यम् अभिप्रैति सः सम्प्रदानसंज्ञकः भवति. श्रीकृष्णः अर्जुनाय दिव्यं चक्षुः ददाति इत्यस्मिन् वाक्ये अर्जुनः इत्यस्य सम्प्रदानसंज्ञा अस्ति, अतः तस्य चतुर्थी विभक्तिः भवति. राजा विप्राय गां ददाति, राजा सैनिकाय खड्गं ददाति, माता पुत्राय क्षीरं ददाति. एतेषु वाक्येषु दानक्रिया अस्ति, अपि च कर्मणा यम् अभिप्रैति तस्य सम्प्रदानसंज्ञा भवति इत्यतः तस्य शब्दस्य चतुर्थी विभक्तिः भवति. अस्माकं पाठं प्रति गच्छेम. इदानीं भवन्तः सर्वे चतुर्थी विभक्तेः प्रसङ्गे अस्माकं पुस्तकं पश्यन्तु. भगिनि, अभिप्रैति तत्र अर्थः कः? गच्छति इति, स्वीकरोति इति, किं सूचयति? अस्तु भगिनि, पठनीयं किं? पठतु. दिव्यं ददामि ते चक्षुः भवती प्रतिपादितवती. उच्चैः पठत जानीत च, उच्चैः तु अव्ययमस्ति, पठत जानीत द्वौ अपि शब्दौ तत्र लोट् लकारे स्तः. पठ धातोः ज्ञाधातु धातुः, रूपं च अव्ययं, चतुर्थी विभक्तिः. चतुर्थी विभक्तिः इति समस्तपदमस्ति, तस्मिन् पदे कर्मधारयसमासः अस्ति. विशेषणपूर्वक किं? प्रथमा विभक्तिः, द्वितीया विभक्तिः एवं वदामश्चेत् कर्मधारयसमासः. शिवः अर्जुनः अत्र चित्रं दत्तमस्ति. शिवः अर्जुनाय पाशुपत्रास्त्रं ददाति. शिवः प्रथमा विभक्तिः, अर्जुनाय सः दानं स्वीकरोति इत्युक्ते तदर्थम् अर्जुनाय, तत्र अकारान्त पुंलिङ्ग् शब्दः अस्ति, अर्जुनाय चतुर्थी विभक्तौ अस्ति. पाशुपतास्त्रं ददाति. पाशुपतास्त्रम् अत्र कर्मपदं, नपुंसकलिङ्गपदम् अस्ति. ददाति दाधातोः प्रथमपुरुषः एकवचने. उत्तमम्. अस्त्रम् इत्यस्य रूपाणि त्रिषु वचनेषु वदतु. अस्त्रम्, अस्त्रे, अस्त्राणि. अस्त्राणि इत्यत्र ऋणत्वमस्ति, रेफकारणात् रेफकारणात् अपि च तत्र बाधकः वर्णः नास्ति. पशुपतिः कः? पशुपतिः तत्र शिवः. शिवः महेश्वरः. पशुपतिः इति समस्तपदमस्ति, तत्र षष्ठी तत्पुरुषसमासः अस्ति. विग्रहवाक्यं वक्तुमिच्छति वा? पशोः पतिः, पशुपतिः षष्ठी विभक्तिः. षष्ठी तत्पुरुषसमासः अस्ति. क्षम्यताम्. आम्, षष्ठी तत्पुरुषसमासः. महोदय, भवान् वदतु विग्रहवाक्यं. पशूनां पतिः पशुपतिः. पशूनां पतिः, अत्र पशुः इति कथनेन जीवानां पतिः इति वक्तुं शक्यते वा? जीवानां पतिः प्रायः. पशुपतिः इति कथनेन महेश्वरः एव. विग्रहवाक्यं तु पशूनां पतिः इति एव वक्तव्यमस्ति. तत्र षष्ठी तत्पुरुषसमासः अस्ति. बहुवचने वदामश्चेत् इतोपि समीचीनं भवति विग्रहवाक्यम्. अत्र पशुः इति कथनेन जीवाः इत्येव अर्थः अस्ति. पशुपतिः इत्युक्ते शिवः अथवा महेश्वरः. बृहस्पतिः, पशुपतिः इत्यादीनि पदानि वयं जानीमः. पशुपति इति प्रातिपदिकं स्वीकृत्य अण्णिति तद्धितप्रत्ययस्य योजनेन पाशुपत इति रूपं सिध्यति. तत्र एकं सूत्रमस्ति, सा अस्य देवता इति सूत्रं. सा अस्य देवता इति सूत्रेण पशुपतिः अस्य देवता इति तत्र अर्थः अस्ति. पशुपतिः अस्य देवता इति पाशुपत इदं रूपं तद्धितप्रत्ययान्तरूपम् अस्ति. महोदय, पशुपतिशब्दात् पाशुपत इति रूपं सिध्यति. इन्द्रः अस्य देवता. ऐन्द्रम्. ऐन्द्रम् इति भवति. बृहस्पतिः अस्य देवता. बृहस्पति बृहस्पत्यम् इतोपि समीचीनतया वदतु. बृहस्पत्यं बार्हस्पत्यं बार्हस्पत्यं तत्र ब्रू ब्रू इत्यस्य वृद्धिकार्यं कारणीयम् इत्युक्ते तद्धितप्रत्ययान्तपदेषु आदिवृद्धिः भवति. आदिवृद्धिः इति कथनेन पशुपति इत्यत्र पकारोत्तरवर्ती अकारः अस्ति. अकारस्य वृद्धिसंज्ञकवर्णः आकारः. आदिवृद्धिः भूत्वा पशुपति इत्यत्र पाशुपत इति रूपं सिद्ध्यति. एवमेव बृहस्पतिः इत्यत्र बकारोत्तरवर्ती ऋकारः अस्ति. ऋकारस्य वृद्धिसंज्ञकवर्णः आकारः पश्चात् उरेण्ड्रपरः इति सूत्रेण रपरः भूत्वा बार्हस्पत्यं खलु. पाशुपतं पाशुपतं नाम अस्त्रमस्ति. पाशुपतास्त्रम् इत्यस्मिन् पदे अपि कर्मधारयसमासः अस्ति. पाशुपतं च तद् अस्त्रं च पाशुपतास्त्रं न पाशुपतं नाम अस्त्रमस्ति इत्युक्ते कर्मधारयसमासस्य प्रसङ्गे नवप्रभेदाः सन्ति. सम्भावनापूर्वपदकर्मधारयः इति चिन्तयामि. भारतदेशः इति पाशुपतम् इति अस्त्रम् इति भवति सम्भावनापूर्व पाशुपतम् इति अस्त्रम् सम्भावनापूर्वपदकर्मधारयसमासः भवितुम् अर्हति. किन्तु भवान् जानाति एव अर्धमाश्रित्य एकस्य समस्तपदस्य प्रसङ्गे भिन्नरीत्या विग्रहवाक्यानि कदाचित् वक्तुं शक्नुमः, न सर्वदा. अस्तु, ददाति इति पदमस्ति अत्र तिङन्तपदमस्ति. औपदेशिकधातुः डुदाय अस्ति. लौकिकधातुः दा अस्ति. दा धातुः जुहोत्यादिगणे अस्ति. जुहोत्यादिगणे अस्ति इति कारणतः द्वित्वं भवति. भवान् वदतु. द्वित्वं भवति तत्र प्रथमं दा धातुः द्वित्वं भूत्वा दादा इति भवति. तद् द्वित्वं भूत्वा तदनन्तरं ह्रस्वः इति सूत्रेण प्रथम दा ह्रस्वः भवति. तदनन्तरं ददा इति भवति. ददाति इति अन्तिमं रूपं सिद्ध्यति. अन्ते तिप्रत्ययः अस्ति. तिप्रत्ययस्य योजनेन ददाति इति रूपं भवति. आदौ द्वित्वकार्यं भवति. श्लौ इति सूत्रमस्ति. जुहोत्यादिभ्यः श्लुः इति एकं सूत्रमस्ति. तेन सूत्रेण शपः श्लू भवति. अत्र श्लौ इति सूत्रेण द्वित्वकार्यं भवति जुहोत्यादिगणे. दादा भवति. पश्चात् द्वयोः अभ्यस्तसंज्ञा भवति. पूर्वभागस्य अभ्याससंज्ञा भवति. ह्रस्वः इति सूत्रम् अभ्यासकार्यस्य कृते उक्तमस्ति. पूर्वदा इति शब्दस्य अभ्याससंज्ञा अस्ति. अभ्याससंज्ञाम् आश्रित्य ह्रस्वः इति सूत्रेण पूर्वदा इत्यस्य ह्रस्वत्वं भवति. तेन ददा इति रूपं सिद्ध्यति. ददा इति अङ्गं भवति. कस्य कृते? तिङ्प्रत्ययस्य कृते. वर्णमेलनेन ददाति इति रूपं सिद्ध्यति. दर्शनभगिनी अग्रिमं वाक्यं करोतु. अग्रे आञ्जनेयः सीता तयोः चित्रं दत्तमस्ति. आञ्जनेयः सीतायै अङ्गुलीयकं ददाति. अत्र आञ्जनेयः तु प्रथमा विभक्तौ. सीतायै तत्र सीता दानस्य पात्रा अस्ति. तदर्थं चतुर्थी विभक्तौ अस्ति. अङ्गुलीयकं तत्र हनुमान् अङ्गुलीयकं दत्तवान् इति जानीमः. रामस्य अङ्गुलीयकं ददाति. पुनः एकवारं तत्र दा धातोः कृते चतुर्थी विभक्तिः आवश्यकी. अत्र ददाति इति वर्तमानकालरूपं दत्तमस्ति. किन्तु भूतकालरूपं वक्तुमिच्छामश्चेत् किं वक्तव्यं? दत्तवान् पदं वदामश्चेत् अददात् अस्ति. आञ्जनेयः इति तद्धितार्थं पदमस्ति. वदतु. अञ्जनायाः अपत्यं पुमान् आञ्जनेयः ढक् प्रत्ययस्य योजनेन आञ्जनेयै आगच्छति. तदनन्तरम् आञ्जनेयः इति अन्तिमं रूपं सिद्ध्यति. वस्तुतः प्रत्ययस्य नाम ढक् अस्ति, ढकारादिप्रत्ययः अस्ति इति कारणतः एय इति रूपम् आयाति. तदर्थमपि एकं विशिष्टं सूत्रमस्ति, आयनेयीनीयः भडखचघां प्रत्ययादीनाम् इति एकं विशिष्टं सूत्रमस्ति तद्धितप्रत्ययान्तपदानां प्रसङ्गे. अत्र तद्धितप्रत्ययः ढक् अस्ति, ढक् प्रत्ययः अस्ति चेत् तत्र एय इति आदेशः भवति. इत्युक्ते तस्मिन् सूत्रे केषां केषां स्थाने के के आदेशाः भवन्ति इति तस्मिन् विशिष्टसूत्रे उक्तमस्ति. तद्धितप्रकरणे इदं सूत्रम् आयाति. अपि च भिन्नैः सूत्रैः तद्धितप्रत्ययान्तपदेषु आदिवृद्धिः भवति. अत्र अञ्जना, अञ्जना इति प्रातिपदिकं स्वीकृत्य ढक् प्रत्ययस्य योजनेन आञ्जनेयः इति रूपं सिद्ध्यति. तत्रापि आदिवृद्धिः भवति. आञ्जनेयः इत्युक्ते हनुमान्. महोदय भवान् वदतु, विनतायोगः ढक् वैनतेयः इति भवति, रोहिणीयोगः ढक् रौहिणेयः इति भवति. उत्तमं, रौहिणेयः इति भवति. मृकण्डुः योगः ढक् मार्कण्डेयः इति भवति, मार्कण्डेयः इति रूपं सिद्ध्यति. मृकण्डु इति प्रातिपदिकमस्ति तत्र. अङ्गुलीयकम् इति रूपं दत्तमस्ति, अत्र तु कर्मपदमेव. अङ्गुलीयकं स्थाने एकम् अन्यत् पदं वदतु, तस्य अर्थः कः तद्वदतु. तस्य अङ्गुलीये यत् भूषणम्, अङ्गुल्याः आभूषणम्, अङ्गुल्याः आभूषणम् इति वक्तुं शक्यते. भगिनी भवती अग्रे करोतु. भीमः द्रौपदी, अत्र द्रौपदी द्रौपदी दानपात्र पात्रा इति वदनीयं किल भगिनी, पात्रा अस्ति, दानपात्रा अस्ति. भीमः द्रौपद्यै सौगन्धिकपुष्पं ददाति. भीमः दान आश्रितः अस्ति, द्रौपदी दानस्य स्वीकर्त्री अस्ति. तदर्थं द्रौपदी ईकारान्त त्रिलिङ्गशब्दस्य रूपं तु अस्ति द्रौपद्यै, यथा नद्यै. सौगन्धिकपुष्पं तत्र समासः अस्ति इति मन्ये, ददाति. सौगन्धिकपुष्पम् इति समस्तपदमेव. सौगन्धिक तावत्पर्यन्तं तद्धितप्रत्ययान्तरूपम् अस्ति. महोदय भवान् वदतु, सुगन्धः, सुगन्धः इति समस्तपदमस्ति, इत्युक्ते तस्मिन् पदे समासः अस्ति. सुगन्धः इत्यत्र कः समासः अस्ति? सुष्ठु गन्धः सुगन्धः, अत्र तत्र प्रादिसमासः. सुष्ठु गन्धः सुगन्धः, तदनन्तरं सुगन्धस्य इदं सौगन्धिकम्. सुगन्धस्य इदम् इति न वदामः, सुगन्धः अस्य अस्ति, अस्य अस्ति इति सौगन्धिकम्, सौगन्धिकम् इति अस्ति. किन्तु सुगन्धस्य भावः इति वदामश्चेत्, सुगन्धस्य भावः तादृशरीत्या विग्रहवाक्यं वदामश्चेत् तत्र किं पदं सिद्ध्यति? सुगन्धस्य भावः सौगन्धः इति. स्पष्टतया वदतु. सौगन्ध मधुरस्य भावः माधुर्यम्. सुन्दरस्य भावः सौन्दर्यम्. सुजनस्य भावः सौजन्यम्. एवमेव सौगन्ध्यम्, सौगन्ध्यम् इति भवति. सुगन्धस्य भावः सौगन्ध्यं भवति. तत्र श्यञ् इति प्रत्ययः अस्ति. सौगन्ध्यम् इत्यस्मिन् स्थाने अन्यानि पदानि वदतु. सौगन्ध्यम् सुगन्धता, सुगन्धता सुगन्धत्वं, सुगन्धत्वम् इत्यपि वक्तुं शक्यते. सुगन्धता, सुगन्धत्वं, सौगन्ध्यम् इमानि त्रीणि पदानि पर्यायवाचकपदानि. किन्तु अत्र किं लिखितमस्ति? सौगन्धिकम् इत्युक्ते तत्र भिन्नप्रत्ययः अस्ति इति अस्माभिः अवगन्तव्यम्. सौगन्धिकं पुष्पं, पुनः अत्र कर्मधारे समासः एव अस्ति. सौगन्धिकं पुष्पं विशेषणं पूर्वं नैव, विशेषणं पूर्वं किल, विशेषणपूर्वपदकर्मधारयः भवति वा, नो चेत् सौगन्धिकम् इति पुष्पम् इति वदामश्चेत् पुनः सम्भावनापूर्वपदकर्म धारय समासः एव भवति. नास्ति किल, तस्य विशेषणमेव भवितव्यं. सौगन्धिकं च तत् पुष्पं च. सौगन्धिकम् इति पुष्पस्य नाम चेत् सम्भावनापूर्वपदकर्मधारयः एव भवति. अत्र नाम नास्ति किल सौगन्धिकम् इति. न जाने, नाम अपि भवितुम् अर्हति. सौगन्धिकं पुष्पम् आनयतु इति द्रौपदी वदति. पुष्पस्य नाम तथा अस्ति चेत् सम्भावनापूर्वपदकर्मधारयः एव भवति. उत्तमपुरुषः, उत्तमबालकः इत्यत्र बालकः उत्तमः. दिव्यं चक्षुः, तत्र सामानाधिकरण्यमस्ति. उन्नतवृक्षः तथा अत्रापि अस्ति चेत् विशेषणपूर्वपदकर्मधारय समासः भवति. उन्नतवृक्षः इव अत्र अस्ति वा इति प्रश्नः. अपि च अत्र अत्र द्रुपदस्य अपत्यं स्त्री इति वक्तुं शक्नुमः. द्रौपदी उत्तमम्. अपत्यं स्त्री, द्रुपद इति प्रातिपदिकम् अस्ति. तत्रापि आदिवृद्धिः भूत्वा द्रौपदी इति रूपम्. अग्रिमं वाक्यं भवती एव करोतु. इन्द्रः कर्णाय शक्त्यायुधं दत्तवान्. इन्द्रः प्रथमा विभक्तिः, कर्णाय कर्णः दानपात्रः अस्ति, तदर्थं कर्णाय शक्त्यायुधं दत्तवान्. शक्त्यायुधं तत्र समासः अस्ति. शक्तियुत आयुधं किं भगिनि? शक्तिः नाम आयुधं. कथायां तथा एव लिखितमस्ति खलु भगिनि? आयुधस्य नाम एव शक्तिः. नाम इन्द्रः कर्णाय शक्त्यायुधं दत्तवान्. शक्त्यायुधम् इत्यत्र सन्धिकार्यमस्ति, करोतु. यण् सन्धि. शक्तिः इकारान्तः, इकारान् इकारः अन्ते अस्ति. यण् सन्धि भूत्वा शक्त्यायुधम्. इ अ इ योगः अ यण् सन्धिः भूत्वा शक्त्यायुधम्. इको यणचि. इको यणचि उत्तमम्. अत्र कस्य स्थाने यणादेशः भवति? अकारान्त इकारस्य द्वयोः स्थाने भवति वा एकस्य वर्णस्य स्थाने एव भवति वा? एकस्य स्थाने एव. उत्तमं. केवलम् इकारस्य स्थाने एव यकारादेशः भवति. एकः पूर्वपरयोः इत्यस्य अनुवृत्तिः अत्र नास्ति. इको यणचि सूत्रस्य प्रसङ्गे एकः पूर्वपरयोः इति अधिकारसूत्रस्य अधिकारः अत्र नास्ति. अतः केवलम् इकारस्य स्थाने एव आयाति. महोदय, भवान् वदतु, सूत्रार्थं वदतु. इको यणचि. इकः इकः यण् अचि. इकः यण् भवति, अचि परे. अचि परे इति कथनेन कः अर्थः? अचि परे सति. यदि अच् वर्णः परे अस्ति चेत् इक् वर्णस्य यण् आदेशः भवति. उत्तमम्. अन्यत् उदाहरणं वदामि. नदी योगः इति, नदी योगः इति इति स्थितिः अस्ति. तत्र यण् सन्धिकार्यं भवति वा? न न न. किमर्थं भवति? अत्र इकारः तत्र अचि परे नास्ति किल. अच् वर्णः सोरि, एतत्तु सवर्णवर्णः अस्ति किल, इति कारणेन तद् दीर्घसन्धिः भवति. सवर्णदीर्घसन्धिः भवति. अच् प्रत्यये ईकारः नास्ति. सवर्णवर्णः न अच् वर्णः परः अस्ति चेत् इकः स्थाने यणादेशः भवति इति इको यणचि सूत्रेण उच्यते. यण् सन्धेः प्रसङ्गे इको यणचि इति विधिसूत्रमस्ति. इक् वर्णस्य स्थाने यण् वर्णादेशः भवति अच् वर्णः परः अस्ति चेत्. अत्र नदीयोगः इति इत्यत्र नदी इत्यत्र पदस्य अन्तिमवर्णः इक् वर्णः अस्ति. ईकारः इक् प्रत्याहारस्थवर्णः. इति इत्यत्र ईकारः अच् वर्णः एव. किमर्थं यण् सन्धिकार्यं न भवति? सवर्ण वर्णः अस्ति किल, इति कारणेन सः अपवादसूत्रं भवति. सवर्ण तस्य अन्ते किल, तत्र तत्र कोऽपि अन्यत् अन्यत् स्थाने अवकाशः नास्ति. अच् प्रत्याहारे इ नास्ति. अच् प्रत्याहारे इ अस्ति अस्ति अस्ति अस्ति अस्ति अस्ति परन्तु भवति इति कारणेन सवर्णः अस्ति इति कारणतः सवर्णः अस्ति चेत् इको यणचि इति सूत्रं बाधित्वा यणादेशं बाधित्वा अकः सवर्णे दीर्घः कार्यं भवति सवर्णः अस्ति चेत् परवर्णः सवर्णः अस्ति चेत् शक्तियोगः इति रूपमस्ति चेत् शक्ति इति सवर्णदीर्घसन्धिकार्यमेव भवति तत्र यणादेशः बाधितं यद्यपि इको यणचि इत्यस्मिन् सूत्रे अचिपरे इति उक्तमस्ति तथापि सवर्णे अचिपरे अकः सवर्णे दीर्घः कार्यमेव भवति तत्र यण्सन्धिकार्यं बाधितं दधियोगः अत्र वदतु दध्यत्र इति भवति अत्र अत्रापि यण्सन्धिः भवति किमर्थं चेत् अकारः अचि अच्वर्णे अस्ति परन्तु सवर्णः नास्ति इकारः इकारः इक्वर्णः इक्वर्णः अस्ति इति कारणेन सो इको यणचि इति सूत्रम् अत्र कार्यं करोति इति कारणेन सो दध्यत्र दध्यत्र इति रूपं भवति किन्तु परवर्णः सवर्णः अस्ति चेत् अकः सवर्णे दीर्घः कार्यमेव भवति अग्रे भगिनी भवती पठतु शिक्षिका छात्रायै गीतां दत्तवती शिक्षिका प्रथमा विभक्तौ छात्रायै तत्र छात्रा इति प्रातिपदिकम् अस्ति तत्र आकारान्त स्त्रीलिङ्गशब्दः अस्ति छात्रा दानं स्वीकरोति तदर्थं चतुर्थी विभक्तिः उपयुज्यते गीतां गीतां तु कर्मपदं तत्र दत्तवती दत्तवती तवतु प्रत्ययः स्त्रीलिङ्गे स्त्रीलिङ्गे रूपं दत्तमस्ति किन्तु तिङ्गन्तपदं योजयामश्चेत् अददात् तिङ्गन्तानां विषये लिङ्गभेदः न दृश्यते किन्तु कृदन्तानां प्रसङ्गे लिङ्गभेदः वर्तते खलु सुबन्तानां विषये लिङ्गभेदः अस्ति कृदन्तानि सर्वाणि अन्ततो गत्वा सुबन्तानि भवन्ति दत्तवती दत्तवान् इत्यादीनि रूपाणि कृदन्तरूपाणि कृदन्तप्रातिपदिकात् निर्मितानि सुबन्तरूपाणि इत्युक्ते अत्र कृत् प्रत्ययः अस्ति तवतु प्रत्ययः कृत् प्रत्ययः अस्ति कृत् प्रत्ययस्य योजनेन कृदन्तप्रातिपदिकनिर्माणं भवति कृत् तद्धितसमासाश्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा भवति पश्चात् सुप्रत्ययं योजयामः तेन प्रातिपदिकात् सुबन्तपदनिर्माणं भवति शिक्षिका इति पदमस्ति शिक्षिका इति पदं कृदन्तपदं महोदय वदतु कृदन्तपदं शिक्षिका इति भवति शिक्ष धातुतः किं प्रत्ययः ओके अक्क ओके नूल् प्रत्ययस्य योजनेन पुंलिङ्गे किं रूपं भवति पुल्लिङ्गे शिक्षकः इति भवति स्त्रीलिङ्गे स्त्रीलिङ्गे शिक्षिका इति कथं भवति नूल् प्रत्ययेन तत्र इतोपि अन्यानि सूत्राणि सन्ति किन्तु इदं रूपं णुवल् प्रत्ययान्तरूपमेव णुवल् इति प्रत्ययस्य योजनेन पुंलिङ्गे शिक्षकः इति रूपं सिध्यति किन्तु स्त्रीलिङ्गे शिक्षिका इति रूपं भवति शिक्ष इति धातुः अस्ति शिक्षधातोः युडन्तं किं भवति शिक्षणं इति भवति अणत्वयुक्तं रूपं लेखनीयं खलु तदेव गीता इति कृदन्तपदं वदतु कृदन्तपदं भगिनी वदतु गी धातोः गी धातुः नास्ति नैव किं गी नास्ति किं महोदय भवान् वदतु गै धातोः लटीरूपं किमस्ति गै धातुः लटीरूपं गायति इति भवति गायति साधयतु गायति गै गै योगे तिप् गै गै योगे शप् योगे तिप् भवति तद् लट् लट् लट् रूपस्य विवक्षा अस्ति तत्र गै योगे अयोगे अनुबन्ध अनुबन्धलोपे सति शकारपकारयोः लोपः भूत्वा अ एव अवशिष्यते गै योगे अयोगे तिप् भवति तदनन्तरं अकारे अकारे परे गै गाय् गाय् भवति तत्र केवलं सन्धिकार्यमस्ति सन्धिकार्यमस्ति अङ्गकार्यं नास्ति किमर्थं चेत् गै इति धातुः एजन्तधातुः अत्र ऐकारः अस्ति ऐकारः इक् प्रत्याहारस्थवर्णः नास्ति इक् प्रत्याहारस्थवर्णः नास्ति इति कारणतः शप् विकरणप्रत्ययं निमित्तीकृत्य अत्र अङ्गकार्यं नास्ति केवलं सन्धिकार्यमेव अस्ति यचोयवायावः इति सन्धिसूत्रेण ऐकारस्य स्थाने आय् आदेशः भवति अग्रे वदतु आय् आदेशः भवति तदनन्तरं गाय् योगे अयोगेति गायति इति रूपं सिद्ध्यति गै इति धातुतः गीता इति रूपं साधनीयम् आम् ओके सो गै इति धातुतः ओके गीता इति तप्रत्ययः अस्ति किल तप्रत्ययः सो गै योगे गै योगे त इति भवति ककारः इत्संज्ञा भूत्वा लोपः भवति लषक् वदति ते इति सूत्रेण ककारः लोपः भवति त एव अवशिष्यते गै योगे त इति भवति गै गी भवति किल त प्रत्ययः तत्र चिन्तनं किं धातुः वस्तुतः गै धातुः अस्ति गै धातोः परं क्ता इति प्रत्ययः अस्ति क्ता प्रत्ययः आर्धधातुकप्रत्ययः आर्धधातुककृत् प्रत्ययः आर्धधातुकप्रक्रियायाम् आर्धधातुकप्रत्ययः परः अस्ति चेत् आर्धधातुकप्रक्रियायाम् एजन्तधातवः आकारान्ताः भवन्ति इति एकः नियमः अस्ति आदेश उपदेशे शिति इति सूत्रमस्ति आत् एचः अशिति इति त्रीणि पदानि सन्ति आत् इत्युक्ते आकारान्ताः भवन्ति एचः इति कथनेन एजन्तधातवः एजन्तधातवः इत्युक्ते गैधातुः एजन्तधातुः एव एजन्तः इति कथनेन एच् प्रत्याहारः अस्ति एच् इति कथनेन एच् प्रत्याहारे एकारः ओकारः ऐकारः औकारः चत्वारः वर्णाः सन्ति एच् एच् इति कथनेन तृतीयं सूत्रं चतुर्थं सूत्रं माहेश्वरसूत्राणि तत्र एच् प्रत्याहारस्थवर्णः ऐकारः अस्ति आर्धधातुकप्रत्यये परे तत्र आदेश उपदेशे शिति इति सूत्रेण एजन्तधातवः सर्वे आर्धधातुकप्रक्रियायाः प्रसङ्गे आकारान्ताः भवन्ति इति प्रथमनियमः पश्चात् तत्र एकं विशिष्टं सूत्रम् आयाति घूमास्था गापा जहाति सां हलि इति एकं सूत्रमस्ति घुमास्था गा पा इति उक्तमस्ति अस्मिन् सूत्रे गै धातोः उल्लेखः अस्ति घुमास्था गा पा जहाति सां हलि हलादिकित् प्रत्यये परे इति अतः आकारस्य ईत्वं भवति आदौ गै गा भवति पश्चात् गा इत्यस्य आकारस्य स्थाने ईकारादेशः भवति अतः गी इति रूपं सिद्ध्यति गी योगः गीत इति रूपं भवति गै धातोः कर्तरि लट् रूपं गायति किन्तु कर्मणि रूपं लटि रूपं किमस्ति महोदय गीयते इति भवति कर्मणि रूपं तत्रापि इदं कार्यमेव भवति गीयते गीतं गीतवान् गीतिः इत्यादिषु इदं कार्यमेव भवति अग्रे सरेम दर्शनभगिनी भवती करोतु भक्तः देवतायै फलम् अर्पयति भक्तः प्रथमा विभक्तौ देवतायै देवता इति प्रातिपदिकम् आकारान्तस्त्रीलिङ्गशब्दः अस्ति अत्र देवता फलस्य दानं स्वीकरोति तदर्थं चतुर्थी विभक्तौ अस्ति फलं तु नपुंसकलिङ्गपदम् अर्पयति लट्लकारे अस्ति एकवचने भक्तः देवतायै फलम् अर्पयति ददाति इति तदेव अर्थः अस्ति अत्र भक्तः इति कृदन्तपदं वदतु भक्तः भजसेवायां भज् धातुतः इक्तप्रत्ययस्य योजनेन ककारः इति भज् जकारः भज् योगे त इति भवति, ककारः लशक्वदति इति सूत्रेण लोपः भवति, त एव अवशिष्यते, एवं भज् भज् योगे त भजित इति भवति, जकारः त प्रत्यय त प्रत्ययपरे जकारः ककारः भवति। न तथा नास्ति। रमेश महोदय, भक्तः इत्यत्र सन्धिकार्याणि वदतु। भज् योगः त चोः पुः इति सूत्रेण जकारस्य गकारः भवति, बग् योगः त तत्पश्चात् खरीच इति सूत्रेण ककार गकारस्य ककारः भवति, भक्त इति रूपं सिद्ध्यति। बहु सम्यक्। चोः कुः इति सूत्रेण जकारस्य गकारः भवति, पश्चात् चर्त्वं भूत्वा खरिचसूत्रेण गकारस्य स्थाने ककारः आयाति। सन्धिकार्यद्वयमस्ति तत्र। देव इति प्रातिपदिकात् निर्मितं पदमेव देवता। देवता इति तद्धितान्तं पदमस्ति। देव इति प्रातिपदिकात् देवता, जन इति प्रातिपदिकात् जनता इत्यादीनि रूपाणि सिद्ध्यन्ति। दर्शनभगिनी भवती वदतु, फलम् इत्युक्ते प्रयोजनं लाभः इति वक्तुं शक्यते वा? अत्र नैव, अन्यथा वक्तुं शक्यते, तत्र स्वीकरणीयम् अस्ति। देवतायै फलम् अर्पयति, फलम् इत्युक्ते प्रयोजनम् इति अर्थः अस्ति, लाभः इति अर्थः अपि अस्ति। अर्पयति इति एकं तिङन्तपदमस्ति, तस्मिन् प्रसङ्गे बहु किमपि चिन्तनम् अस्ति। रमेश महोदय, भवान् वक्तुमिच्छति वा? अत्र धातुः रु इति धातुः अस्ति, न अत्र रु इति धातुः अस्ति, गतिप्रापणयोः इत्यस्मिन् अर्थे रु धातुः अस्ति। रु धातोः सामान्य अणिजन्त लटीरूपं रुच्छति, रु धातुः अस्ति, किन्तु अर्पयति इति रूपं रु धातुतः निर्मितं। कथम्? निजन्तरूपं। निजन्तरूपं केन सूत्रेण कार्यं भवति? श्नुयि आताम् इति सूत्रेण, पुग्णौ इति सूत्रेण, अर्ति त्री व्लि श्नुयि यातां पुग्णौ इति सूत्रेण पकारः अत्र पुक् आगमः भवति। तत्र पुक् आगमः भवति चेत् नूतनधातुः कः? नूतनधातुः पकारः पुक् आगमः कित् कित् भवति, देन् आद्यन्तौ टकितौ इति सूत्रेण कित् प्रत्ययस्य पूर्वम् आगच्छति, देन् रुप् भवति, रुप् भवति, तदनन्तरं अर्प् इति गुणः भूत्वा अर्प् भवति। णिचन्ते परे णिच् प्रत्ययः आर्धधातुकप्रत्ययः इति कारणेन आर्ध सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणः भवति, रुप् रुप् इति अर्प् इति भवति। तत्र रपरः उरण् उरण् रपरः अपि सूत्रम् अत्र कार्यं करोति। प्रथमं गुणः भवति, तदनन्तरम् उरण् रपरः भवति, तदनन्तरम् अर्प् योगे अय अर्पि अर्पि इति। महोदय, मम प्रश्नः, नूतनधातुः कः? णिजन्तधातुः कः? नूतनधातुः अर्पि इति भवति। औपदेशिकधातुः तु रु अस्ति, अणिजन्तलटीरूपं रुच्छति अस्ति, णिच् प्रत्ययस्य योजनेन पुक् आगमः भूत्वा अर्पि इति नूतनधातुः आयाति। नूतनधातुतः अर्पि धातुतः लटीरूपम् अर्पयति इति रूपं सिद्ध्यति इति तु साधु। केन सूत्रेण पुक् आगमः भवति इति उक्तवान्? अर्ति ह्रीव्लि क्नुयि क्ष्मा यातां पुग्नौ इति सूत्रे कुत्र रु धातोः प्रसङ्गः अस्ति? अर्ति इति अर्थ किल, तत्र एव ऋकारस्य सूचना भवति। साधु महोदय, अत्र रमेश महोदय, भवान् वक्तुमिच्छति वा, सूत्रे किमर्थं रु धातोः प्रसङ्गे अर्ति इति किमर्थं लिखितमस्ति, तत्र चिन्तनं किमस्ति? तत्र यदि ऋ इति वदति चेत् तत्र ऋकारान्तधातु अपि भवितुम् अर्हति इति तत् तद् न भवेत् इति अर्ति इति यदा तद् किं भवति तस्य नाम एकम् अस्ति तत् विस्मृतवान् तत्र एकं प्रत्यये योजयित्वा स्थापयति बहु सम्यक् केवलं सूत्रेषु एव सूत्रछन्दसः कृते सूत्रालङ्कारस्य कृते इक् स्तिपौ धातुनिर्देशे इति वक्तव्यम् इति एकं वार्तिकम् अस्ति इक् स्थिपौ धातुनिर्देशे इति वार्तिकम् अस्ति इक् स्थिपौ धातुनिर्देशे इति वक्तव्यं तेन वार्तिकेन केवलं सूत्रेषु धातोः निर्देशः क्रियते तत्र प्रत्ययद्वयमस्ति इक् प्रत्ययः स्थिप् प्रत्ययः इक् स्थिप् द्वयोः प्रयोगः केवलं सूत्रेषु एव सूत्राणां छन्दसः अलङ्कारार्थं द्वयोः प्रत्ययोः प्रयोगः कृतः दृश्यते अर्ति ह्रीव्ली क्नूयि क्ष्मायातां पुङ्नौ इति सूत्रे रुधातोः उल्लेखः अस्ति रुधातोः परं स्थिप् प्रत्ययः योजितः अस्ति स्थिप् स्थिप् इति प्रत्ययस्य नाम सूत्रेषु एव तस्य प्रयोगः भवति सूत्रालङ्कारार्थं प्रत्ययः उपयुज्यते रमेश महोदय वदतु स्थिप् इत्यत्र इत्संज्ञकवर्णानां लोपं करोतु पकारस्य हलन्त्यम् इति सूत्रेण लोपः भवति स्थिप् इति सकारस्य अपि लोपः भवति न विभक्तौ स्थिप् इति कथनेन तत्र तालव्यशकारः आदौ तालव्यशकारः स्थिप् इति प्रत्यये दन्त्यसकारः नास्ति तालव्यशकारः तत्र पकारस्य इति संज्ञा हलन्त्यं सूत्रेण भवति तालव्यशकारः लशक्वतद्धिते इत्यनेन अपगच्छति तेन तत्र किम् अवशिष्यते ति अवशिष्यते अत्र रुयोगः ति इति स्थितिः अस्ति रुयोगः ति रुयोगः ति इत्यत्र स्तिप् प्रत्ययः अस्ति खलु स्तिप् इति कथनेन अस्मिन् प्रत्यये षित्वात् सार्वधातुकत्वम् अस्ति स्तिप् इति कथनेन सार्वधातुकप्रत्ययः अपि च सः प्रत्ययः पित् अपि इत्युक्ते स्तिप् प्रत्ययः सार्वधातुकः अपि च पित् प्रत्ययः अतः रु इति धातौ स्तिप् प्रत्यये परे सार्वधातुक अर्धधातुकयोः इति सूत्रेण गुणकार्यं भूत्वा रु इत्यस्य रूपम् अर् भवति अर् योगः ति अर्ति इति भाति तदर्थमेव तस्मिन् सूत्रे अर्ति ह्रीव्ली क्नूयि क्ष्मायातां पुग्नौ इति सूत्रे रुधातोः उल्लेखः अर्ति इति रूपेण उक्तमस्ति अत्र इक्स्तिपौ धातुनिर्देशे इति वार्तिकं कार्यं करोति अत्र रुधातोः रूपम् अर्ति इति भवति स्रु अस्ति चेत् सर्ति भवति स्रु इत्यस्य धातोः उल्लेखः केषुचित् सूत्रेषु सर्ति इति रूपेण दीयते स्थिप् प्रत्ययस्य प्रयोजनं किम् इत्युक्ते अलङ्कारप्रयोजनमस्ति इक् स्थिपौ धातुनिर्देशे इति वक्तव्यम् इति वार्तिकेन इक् प्रत्ययः स्थिप् प्रत्ययः धातूनाम् उल्लेखनार्थं सूत्रेषु तयोः प्रयोगः भवति इति मम अवगमनं परन्तु तत्र केवलं यदि ऋकारः एव तत्र वदति चेत् तत्र ऋकारान्तधातु अपि स्वीकर्तुं शक्यते खलु सर्वे ऋकारान्तधातु अत्र भवति एव तर्हि तद् बाधनार्थम् अर्ति इति सः वदति इति मम चिन्तनम् अस्ति तद् सम्यक् नास्ति वा रुधातोः उल्लेखः अस्मिन् सूत्रे अर्ति इत्यनेन किमर्थं दीयते इत्यस्य उत्तरम् इत्युक्ते सूत्रेषु सूत्रालङ्कारार्थम् इक् प्रत्ययस्य प्रयोगः स्थिप् प्रत्ययस्य प्रयोगः भवति अत्र रुधातोः परं स्थिप् इति प्रत्ययः अस्ति स्थिप् प्रत्यये अनुबन्धलोपानन्तरं ति अवशिष्यते स्थिप् प्रत्यये षित्वमस्ति पित्वमपि अस्ति रु इति धातुः ईगन्तधातुः अतः सार्वधातुकार्धधातुकयोः सूत्रेण गुणः भूत्वा रु अर् भवति अर् योगः ति अर्ति एतादृशं चिन्तनं सूत्रेषु भवति इति मम अवगमनं रुधातोः रूपमेव अर्पयति अणिजन्तरूपम् अणिजन्तधातुः अस्ति अर्पि अर्पि इति नूतनधातुः अणिजन्तधातुः लटिरूपमस्ति अर्पयति सुन्दरमहोदय भवान् वदतु अर्पि इति धातुतः ल्युडन्तं वदतु ल्युडन्तम् अर्पणम् इति भवति अग्रिमवाक्यं भवान् करोतु कृष्णः कृष्णः अर्जुनाय दिव्यं चक्षुः दत्तवान् कृष्णः प्रथमा विभक्तिः अर्जुनाय इति दानक्रिया पात्रत्वेन चतुर्थी विभक्तिः दिव्यं चक्षुः चक्षुष् इति पदं नपुंसकलिङ्गपदम् इति कारणेन दिव्यम् इति भवति दिव्यं चक्षुः चक्षुः चक्षुषि चक्षुंषि इति रूपाणि भवन्ति दिव्यं चक्षुः दत्तवान् इति दादातोः तवतु प्रत्ययस्य योजनेन पुल्लिङ्गरूपं दत्तवान् इति भवति अस्मिन् वाक्ये कर्ता कः कर्ता श्रीकृष्णः एव कर्ता भवति दानक्रियायाः आश्रयः तस्य विशेषणं किम् कृष्णस्य विशेषणं दत्तवान् इति भवति कृदन्तरूपाणि कर्तृपदस्य विशेषणानि भवन्ति सामान्यतया कर्तरि कृत् इति सूत्रेण अत्र तवत् प्रत्ययः कर्त्रार्थकप्रत्ययः अतः दत्तवान् इति पदं कृष्णः इत्यस्य विशेषणं भवति दिव्यं चक्षुः अनयोर्मध्ये सम्बन्धः कः विशेषणविशेष्यसम्बन्धः अस्ति दिव्यं चक्षुः चक्षुः इति नपुंसकलिङ्गपदम् इति कारणेन दिव्यम् इति भवति न तु दिव्यः वा दिव्या वा अत्र सम्प्रदानकारकं किम् सम्प्रदानकारकं यत् अर्जुनाय चतुर्थी विभक्ति तदेव अर्जुनः इत्यस्य सम्प्रदानसंज्ञा अस्ति इत्यतः चतुर्थी सम्प्रदाने इति सूत्रेण तस्य चतुर्थी विभक्तिः भवति दत्तवान् इत्यत्र प्रातिपदिकं किम् प्रातिपदिकं दत् इत्येव प्रातिपदिकं दत् इत्येव प्रातिपदिकं भवति न दत्तवान् इत्यत्र प्रातिपदिकं किम् दत्तवत् सोरि ओके दत्तवत् इति प्रातिपदिकम् अस्ति रमेश् महोदय एकवारं स्मारयतु दत्तवत् इति प्रातिपदिकं कथं साधनीयं दा धातुतः तवतु प्रत्यये योजनीयं दा धातुतः दत् इति इति सूत्रेण गूसंज्ञकस्य दकारस्य धत् आदेशः भवति तत्र ध थ महाप्राणथकारः अस्ति अपि च दत् इदानीं दत् योगः दत्तवान् खलु दत्तवत् तवतु प्रत्ययः अस्ति थकारः महाप्राणतकारः अल्पप्राणतकारः अस्ति तत्र चर्त्वं भवति केन सूत्रेण करिचति एव सूत्रेण चर्त्वं भवति वा करिचति सूत्रेण चर्त्वं भवति दत्तवत् इति रूपं सिद्ध्यति उत्तमं तवतु प्रत्ययस्य अवशिष्टभागः तवत् अस्ति योजनेन दत्तवत् इति प्रातिपदिकं भवति आदौ दा इत्यस्य स्थाने दत् आदेशः भवति विशिष्टसूत्रेण दो दद्घोः सूत्रेण भवति दत्तवान् दत्तवती दत्तं दत्तिः दत्त्वा इत्यादिषु एतेषु सर्वेषु रूपेषु समानानि कार्याणि भवन्ति दा धातोः ल्युडन्तरूपं किमस्ति दानमस्ति उत्तमं महोदय भवानेव करोतु सुन्दरमहोदय अग्रे यत् कस्मै अपि अश्रद्धया ददाति तत् असत् भवति यत् यत् कृते यत् यत् वस्तु वस्तु इति नपुंसकलिङ्गम् इति कारणेन यत् इति लिखितम् अस्ति. कस्मै कस्मै इत्युक्ते दानपात्रेण तत्रापि चतुर्थीविभक्तिः अस्ति. कस्मै इति अपि इति अव्ययपदम्. अश्रद्धया श्रद्धा विना विना महोदय श्रद्धा विना इति साधुरूपं वा न न न श्रद्धया इति तृतीया विभक्ति अस्ति. श्रद्धां विना श्रद्धां विना ओके श्रद्धां विना इति अश्रद्धया इति भवति. अस्मिन् वाक्ये यत् तत् पदयोः प्रयोगः अस्ति. पूर्वं वयं दृष्टवन्तः यत् इति एकम् अव्ययम् अस्ति इति दृष्टवन्तः. एवमेव अत्रापि इदं पदद्वयम् अव्ययं वा न वा? अत्र न इति भाति. अत्र अव्ययं नास्ति. यद् इति प्रातिपदिकात् निर्मितम् अत्र सुबन्तपदम् अस्ति. अव्ययं नास्ति. पूर्वस्मिन् पाठे यत् इति अव्ययस्य प्रयोगः कृतः दृश्यते, किन्तु तद्भिन्नम् अस्ति. अत्र यद् इति प्रातिपदिकं स्वीकृत्य लिखितम् अस्ति. यत् तत् प्रयोगः दृश्यते. श्रद्धां विना इत्युक्ते अश्रद्धया अश्रद्धया इति ददाति इति ओके दधातोः लटीरूपं. तत् इत्युक्ते तद्वस्तु असत् भवति. सत् इति सन् सन्तौ सन्तः असत् इति पदं दत्तमस्ति. असत् इति समस्तपदमस्ति. तत्र कः समासः अस्ति? न विद्यते सन् यस्य सः यस्य तत् नै नै नै तत्पुरुष नै तत्पुरुषसमासः भिन्नः. नै बहुव्रीहिसमासः भिन्नः. अत्र तत्पुरुषसमासः एव अस्ति. यथा धर्मः अधर्मः, सत्यम् असत्यम्, अत्र केवलं तत्पुरुषसमासः अस्ति. ओके न सत् इत्युक्ते असत् न सत् असत् तावदेव. केवलं नै तत्पुरुषसमासः अस्ति. किन्तु अपुत्रः इति पदमस्ति. अपुत्रः इत्यत्र नै बहुव्रीहिसमासः अस्ति. तत्र वाक्यं भिन्नं भवति खलु. न विद्यते पुत्रः यस्य सः अविद्यमानः पुत्रः पुत्रम् अविद्यमानं पुत्रं यस्य सः अविद्यमानः पुत्रः यस्य सः अविद्यमानः पुत्रः यस्य सः इति विग्रहवाक्यमस्ति चेत् नै बहुव्रीहिसमासः अस्ति. असत् इत्यत्र केवलं नै तत्पुरुषसमासः अस्ति. असत् इति कथनेन असाधु असत् इति पदं दत्तमस्ति. किन्तु सत् इति पदं किं पदम्? सन् सन् इति शब्दस्य रूपमेव नपुंसकलिङ्गे सत् इति भवति. सन् इति पुल्लिङ्गे भवति. सन् सन्तौ सन्तः सन्तं सन्तौ सतः इति एवं सत् इति पदं सत् तथा नास्ति. सत् इति प्रातिपदिकम् अस्ति. सत् इति प्रातिपदिकं स्वीकृत्य सन् इति रूपं पुंलिङ्गे भवति. स्त्रीलिङ्गे सती भवति. पुंलिङ्गे सन् भवति. स्त्रीलिङ्गे सती भवति. नपुंसकलिङ्गे सत् एव प्रातिपदिकम् अपि च प्रथमाविभक्तिरूपं. तादृशं रूपं साधयितुं किं चिन्तनमस्ति? रमेशमहोदय वदतु. सत् नपुंसकलिङ्गे सत् सती सन्ति. मम प्रश्नः तु सत् इति प्रातिपदिकस्य साधनार्थं तत्र किं चिन्तनमस्ति? प्रातिपदिकस्य सत् इति प्रातिपदिकं धातु कः? अस्धातुः. अस्धातुः अस्ति. अस्धातोः परं शत्रुप्रत्ययं योजयतु. षट् तत्र केवलं शत्रु तृ एव अवशिष्यते. शत्रुप्रत्ययस्य अनुबन्धलोपं करोतु. षकारः दशत्व तद्धिते इति सूत्रेण षकारः अपगच्छति. ऋकारः हल ऋकारः अनुनासिक ऋकारः अस्ति वा? तत् अस्ति. अनुनासिक ऋकारः अस्ति. तदपि अपगच्छति इत्संज्ञा भूत्वा एव अवशिष्यते. अत् अवशिष्यते. अत् अवशिष्यते. अत् अवशिष्यते किमर्थम् इत्युक्ते तत्र शकारोत्तरवर्ति अकारः अस्ति. अकारः अस्ति. केवलं शकारस्य लशक्वत् तद्धिते इति सूत्रेण लोपः भवति. अकारः तिष्ठति. अत् इति अवशिष्यते अस्योगः अत् अस्त् तत्र अकारस्य लोपः यद् पूर्व अकारः अस्ति तस्य लोपः भवति श्नशोरल्लोपः श्नशोरल्लोपः इति सूत्रेण तत्र तर्हि सत् स योगः अत् सत् इति रूपं सिद्ध्यति सन्ति इति रूपमस्ति खलु अस्ति स्तः सन्ति स्तः इत्यत्र सन्ति इत्यत्र अपि श्नशोरल्लोपः इति सूत्रं कार्यं करोति श्न असोः इति उक्तमस्ति असोः इति कथनेन अस् धातोः प्रसङ्गे इति अर्थः अस्ति अत्र श्नशोरल्लोपः इति सूत्रं किमर्थं कार्यं करोति इत्युक्ते द्विवचनप्रत्ययः बहुवचनप्रत्ययः सार्वधातुकप्रत्ययः एव किन्तु अपित् अस्ति इत्युक्ते सार्वधातुक अपित् प्रत्यये परे एव तत् सूत्रं कार्यं करोति श्नशोरल्लोपः इति सूत्रं कार्यं कर्तुं धातोः परं सार्वधातुक अपित् प्रत्ययः स्यात् शत्रुप्रत्ययः कीदृशः अपित् अस्ति सार्वधातुक अपि अस्ति अतः सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञा प्राप्नोति पकारः नास्ति तर्हि अपित् अस्ति अपित् सार्वधातुकम् अस्ति उत्तमं शत्रुप्रत्ययः सार्वधातुक अपित् प्रत्ययः नित्वत् प्रवर्तते इति एका वार्ता अपि च श्नशोरलोपः इति सूत्रं शत्रन्तानां प्रसङ्गे अपि श्नशोरलोपः सूत्रं कार्यं कर्तुं शक्नोति किमर्थं चेत् शत्रुप्रत्ययः सार्वधातुक अपित् प्रत्ययः अस्ति श्नशोरल्लोपः इति कथनेन अल्लोपः अकारस्य लोपः भवति अस् इत्यत्र आदौ अकारः अस्ति तस्य लोपः भवति पश्चात् वर्णमेलनेन सत् इति प्रातिपदिकं सिद्ध्यति सत् प्रातिपदिकं स्वीकृत्य पुंलिङ्गे सन् भवति स्त्रीलिङ्गे सती भवति नपुंसकलिङ्गे सत् भवति तादृशं चिन्तनम् अत्र अस्ति इति मम अवगमनम् अस्ति असत् इत्यत्र ददाति कर्तरि लट् रूपम् अस्ति सुन्दरमहोदय भवान् वदतु कर्मणि लट् रूपं किम् अस्ति कर्मणि लट् रूपं दीयते इति भवति दीयते दीयते दीयन्ते उत्तमं तत्र द इत्यस्य रूपं दी कथं भवति न जानामि गै धातोः रूपं गीयते भवति तादृशमेव वा ओके धातुः पा अस्ति चेत् पीयते भवति पीयते भवति आम् धातुः स्था अस्ति चेत् स्थीयते भवति इत्युक्ते गीयते दीयते स्थीयते हीयते दीयते इत्यादीनि रूपाणि एकेन विशिष्टसूत्रेण भवन्ति घुमास्था गापा जहाति साम् हलि इति सूत्रं हलादि कित् नित् प्रत्यये परे ईकारादेशः भवति घुसंज्ञा इति संज्ञा अस्ति खलु घुसंज्ञा अस्ति वदतु महोदय दादा घदाप् इति सूत्रेण भूसंज्ञा लभ्यते धा धातुः अपि च धा धातुः तत्र अदाप् इत्युक्ते दाप् न भवति तादृश धातोः भूसंज्ञा संज्ञा भवति उत्तमं घूसंज्ञकधातवः अपि च मा धातोः प्रसङ्गे स्था धातोः प्रसङ्गे गा धातोः प्रसङ्गे पा धातोः प्रसङ्गे अपि च जहाति सम्पूर्णलट्टीरूपमेव तस्मिन् सूत्रे दत्तमस्ति घू मा स्थ गा पा जहाति साम् हलि इत्युक्ते षष्ठी बहुवचनरूपम् अस्ति तस्मिन् सूत्रे हलि परे हलादिकित्निति प्रत्यये परे ईकारादेशः भवति एतेषां धातूनां प्रसङ्गे अनेन सूत्रेण एव गै गीयते भवति दा दीयते स्था स्थीयते मा मीयते पापीयते इत्यादीनि रूपाणि सिद्ध्यन्ति अग्रे सरेम शुभदा भगिनी भवती पठितुमिच्छति वा षष्ठं वाक्यं षष्ठं वाक्यम् अस्तु देवाः मानवाय इष्टान् भोगान् यच्छन्ति अत्र किं करणीयम् अत्र चतुर्थी विभक्ति प्रयोगः अस्ति चतुर्थी विभक्तेः प्रसङ्गे भवती यज्जानाति तद्वदतु चतुर्थी इति तस्य सम्प्रदान इति सूत्रं तु न जानामि परन्तु सम्प्रदान इति तस्य कारकः भवति चतुर् यस्मै यस्मै दानं भवति तस्य चतुर्थी विभक्ति भवति. अतः अस्मिन् वाक्ये देवाः मानवाय इष्टान् भोगान् यच्छन्ति. अत्र मानव इति तस्य लाभार्थी इति वदेम. तस्य यत्किमपि तत्र दानं भवति तस्य प्राप्तिः मानवस्य कृते अस्ति. अतः मानवाय तस्य मानव इत्यस्य चतुर्थी विभक्ति भवति. अतः देवाः मानवाय इष्टान् भोगान् यच्छन्ति इति. सो सम्प्रदान इत्यस्य चतुर्थी विभक्ति भवति दान इत्यस्य कृते इति. तावदेव अहं जानामि. उत्तमं. चतुर्थी सम्प्रदाने यस्य सम्प्रदानसंज्ञा अस्ति तस्य चतुर्थी विभक्तिः भवति. कर्मणा यमभिप्रैति स सम्प्रदानम् इति सूत्रमस्ति. साधारणतया संज्ञासूत्राणि अष्टाध्यायीग्रन्थस्य प्रथमाध्याये सन्ति. कर्मणा यमभिप्रैति स सम्प्रदानम् इति सम्प्रदानसंज्ञासूत्रमस्ति. तेन सूत्रेण सम्प्रदानसंज्ञा नाम किम् इति उच्यते. अत्र मानव इति शब्दस्य सम्प्रदानसंज्ञा अस्ति इत्यतः तस्य चतुर्थी विभक्तिः भवति. अत्र भोगः इति पदं घञन्तरूपम् अस्ति. धातुः भुज् अस्ति. भवती वदतु. भुज् इति धातुः घञन्त भुज् योगः घञ् इति प्रत्ययः. घञ् इति इत्यस्मात् अ इति अवशिष्यते. यत् अस्ति घञ् इति यत् प्रत्ययः. अतः घकारस्य इति संज्ञा केन सूत्रेण भवति? लषक्वतद्धिते इत्यनेन. घकारस्य इत्यतः लषक्वतद्धिते लषकु कु इति उक्तमस्ति. वदतु. हा कु इति तत्र दत्तमस्ति. अतः कु इत्य कवर्ग इत्यस्मिन् घकारः आगच्छति. अतः घकारस्य इत्संज्ञा लषक्वतद्धिते इत्यनेन भवति. यकारस्य इत्संज्ञा हलन्त्यम् इत्यनेन. तस्य लोपः इत्यनेन उभयोः लोपः अपि भवति. अकारः अवशिष्यते. अकारः तु यत् अस्ति इति कारणात् प्रथमं तु भुजयोगः घञ् अत्र उदुपधधातुः. उदुपधधातुः अस्ति. अतः पुगन्तलघुपधस्य च इत्यनेन तस्य गुणः भूत्वा भोज् इति भवति. भोज् योगः अ तत्र सन्धिकार्यं तत् अहं चिन्तयामि चुहोकुः इत्यस्य अपि कार्यं भवति. जकारस्य स्थाने गकारः आगच्छति. भोग् इति भवति. भोग् योगः अ भोग इति भवति. प्रातिपदिकं तदेव. तस्मात् सुप्रत्ययस्य योजनेन भोगः. उत्तमम्. इष् धातुतः लटीरूपम् इच्छति अस्ति. इष् धातुतः क्तान्तरूपं किमस्ति? क्तान्तरूपम् इष्ट इति अस्ति. इष् योगः क्त तत्र ष्टुत्वं भूत्वा षकारस्य तकारस्य स्थाने टकारः. अतः इष्ट इति क्तान्तरूपम्. उत्तमम्. अत्र षकारस्य प्रभावेण दन्त्यतकारस्य स्थाने मूर्धन्यटकारः आगतः. अतः इष् योगः ट इष्ट इति प्रातिपदिकं. त्रिषु लिङ्गेषु रूपाणि. इष्टम् इत्युक्ते प्रियम्. इष्टम् इत्युक्ते वाञ्छितं. वाञ्छितः भोगः. वाञ्छितान् भोगान् यच्छन्ति. यच्छन्ति इत्युक्ते ददति इति भवति खलु? आमां ददति. दा इत्यस्य यच् इति आदेशः भवति तत्र क्षितिपरे. पाघ्राद्मा इति सूत्रमस्ति तत्र. ददाति दत्तः ददति इति रूपं भवति. बहुवचने वदामश्चेत् यच्छन्ति इत्यस्मिन् स्थाने देवाः ददति. किं ददति? इष्टान् भोगान् ददति. वाञ्छितान् भोगान् ददति मानवाय. अग्रे करोतु. मनुष्याः देवाय हविः अर्पयन्ति. मनुष्याः इति कर्तृपदं. देवाय तस्य चतुर्थी सम्प्रदाने इति भवती उक्तवती. कर्मणा यम् अभिप्रैति तं स सम्प्रदानम्, अतः अत्र देव इति सम्प्रदान, देव इत्यस्य सम्प्रदानसंज्ञा भवति, तस्य देवाय तत्र अर्पणं हविः अर्पणं भवति, अतः तस्य चतुर्थी विभक्ति भूत्वा देवाय इति भवति, मनुष्याः देवाय हविः, हविः इति अत्र कर्मपदम् अर्पयन्ति, हविः इति हविः अर्पयन्ति. हविः इति शब्दस्य लिङ्गं किम्? हविस् इति अस्ति वा? हविस् इति प्रातिपदिकम् अस्ति, सकारान्तप्रातिपदिकम् अस्ति, किन्तु लिङ्गं किम्? नपुंसकलिङ्गं. हविः, हविंषि. रूपाणि वदतु. हविः, हविषि, हवींषि. हविः, हविषि, हवींषि. एकवचनरूपाणि सप्तसु विभक्तिषु वदतु. एकवचन हविः, हविः, हविषा, हविषे, हविषः, हविषः, हविषि. एवं रूपाणि भवन्ति. अत्र नपुंसकलिङ्गपदमस्ति, सकारान्तप्रातिपदिकमस्ति. हविस् इति चक्षुस् इव. चक्षुः चक्षुषी, चक्षूंषि. चक्षुः चक्षुषी, चक्षूंषि. एवमेव अत्र हविः, हविषि, हवींषि. एवं रूपाणि भवन्ति. मनुष्यः इति पदमस्ति, अहं शब्दकोशं दृष्टवती अतः वदन्ती अस्मि. मनु इति शब्दात् जातिनिर्देशे यत् प्रत्ययः अपि च शुक् आगमः भवति इति उक्तमस्ति. मनु इति प्रातिपदिकात् जातिनिर्देशे यत् प्रत्ययः शुक् आगमः च भवति, तेन मनुष्यः इति रूपम्. रमेश् महोदय, भवान् करोतु. भक्ताय ईश्वरः सद्बुद्धिं ददाति. तर्हि ददाति इति क्रियापदमस्ति, ईश्वरः इति कर्ता अस्ति, सद्बुद्धिम् इति कर्मपदमस्ति, भक्त इति सम्प्रदान संज्ञक शब्दः अस्ति. कर्मणा यमभिप्रैति स सम्प्रदानम् इति सूत्रेण भक्तः इति, भक्त इति प्रातिपदिकस्य सम्प्रदानसंज्ञा भवति. चतुर्थी सम्प्रदानम् इति सूत्रेण तस्य चतुर्थी विभक्ति भवति. भक्ताय इति रूपम् अत्र उपयोक्तव्यम्. कृदन्तपदमस्ति, भवान् जानाति खलु, वदतु. बज् बज् भक्तः तान्तपदं वा? बुद्धिः इति अपि कृदन्तपदमेव, वदतु. बुद्धिः, बुद्धिः, बुद्ध योगः तिन् प्रत्ययः तत्र अस्ति. बुद्धिः सन्धिकार्याणि भूत्वा बुद्धिः बुद्धिः. सत्पुरुषः इत्यत्र समासः कः? सत् पुरुषः कर्मधारे समासः, विशेषणपूर्वपदे कर्मधारे समासः अस्ति सत्पुरुषः इत्यत्र. एवमेव अत्र सद्बुद्धिः इत्यत्रापि विशेषणपूर्वपदकर्मधारे समासः एव अस्ति तत्र. सत्योगः बुद्धिः. सन्धिकार्यं नित्यं भवति, समासप्रसङ्गे सन्धिः नित्यः. सत्योगः बुद्धिः, सद्बुद्धिः. सतीः इति भवति, भवति किल सती च, सती च, सती च असौ बुद्धिः च सद्बुद्धिः. द्वयो लिङ्गद्वयमपि असौ एव, पुल्लिङ्गमपि असौ, स्त्रीलिङ्गमपि असौ. स्त्रीलिङ्गे वक्तव्यं खलु विग्रहवाक्यम्? आम्, सती, सती च असौ, बुद्धिः च सद्बुद्धिः. एषा बुद्धिः, एषा बुद्धिः अथवा सा बुद्धिः. अस्तु, बुद्धिः इति क्तिन् प्रत्ययान्तरूपमस्ति. स्त्रियां क्तिन् सूत्रेण स्त्रीलिङ्गपदानि भवन्ति, क्तिनन्तानि. ईश्वरस्य भावः ऐश्वर्यम्. ईश्वरः इत्यस्मिन् वरच् इति प्रत्ययः अस्ति इति मया पठितं. वरच् इति प्रत्ययस्य योजनेन कृदन्तपदमेव. ईश् धातुः वा अस्ति? ईश् धातुः अस्ति, कृदन्तपदमेव. तस्य अर्थः किम्? ईश् धातोः ऐश्वर्ये इति भाति. ऐश्वर्ये वा? ओके. ईश् धातुतः वरच् प्रत्ययस्य योजनेन ईश्वरः इति पदं सिद्ध्यति वा? ऐश्वर्ये इत्यस्मिन् अर्थे अदादिगणे ईश् धातुः अस्ति, तस्य रूपाणि ईष्टे, ईशाते, ईशते, आत्मनेपदिरूपाणि अदादिगणे दृश्यन्ते. अस्तु, अग्रे सरेम नवमं वाक्यं. रमेश् महोदय, भवान् करोतु. कस्मै अपि यत् किमपि ददाति तत् अपि ईश्वरार्पणं करोतु. कस्मै इति चतुर्थी विभक्ति, शब्दः किम् इति प्रातिपदिकं वा? तत् किम् इति प्रातिपदिकात् चतुर्थी विभक्त्यां तस्य रूपं कस्मै अपि इति अव्ययं पुंलिङ्गे नपुंसकलिङ्गे कस्मै भवति, किन्तु स्त्रीलिङ्गे कस्यै कस्याम् इति भवति. उत्तमम्, अग्रे करोतु. अपि इति अव्ययपदमस्ति. यत् इति यत् पदस्य प्रथमविभक्ति, किमपि इति कीदृशपदं? किं योगः अपि, किं योगः अपि एव वा? सन्धिकार्यमेव, तत्र पदद्वयमस्ति. किं सन्धिकार्यं नास्ति, केवलं वर्णमेलनं. केवलं वर्णमेलनं, अत्र समासः नास्ति खलु? किमपि इति समस्तपदं नास्ति. किमपि वर्णमेलनम् अव्ययद्वयं तत्र अस्ति. अव्ययद्वयं, किम् इति अव्ययम्, अपि च अव्ययं. ददाति दादातुः लटीरूपं, ज्योत्यादिगणे अस्ति, तर्हि द्वित्वं भवति. ज्योत्यादिभ्यः श्लु इति सूत्रेण द्वित्वकार्यं तु श्लौ इति सूत्रेण भवति. हा, श्लौ इति सूत्रेण भवति. ज्योत्यादिभ्यः श्लु इति सूत्रेण यद् कर्तरी यत्र शप् भवति तस्य स्थाने श्लू आदेशः भवति. उत्तमं, जुहोत्यादिगणीयधातुः एषः. अनेन कारणेन इत्युक्ते अत्र निमित्तं किम् इत्युक्ते धातुः जुहोत्यादिगणे अस्ति इति कारणतः जुहोत्यादिभ्यः श्लुः इति सूत्रेण शप् प्रत्ययस्य श्लू भवति. श्लू इति कथनेन कः अर्थः इत्युक्ते न केवलं शप् प्रत्ययस्य लोपः भवति, भिन्नप्रकारकलोपः भवति, श्लू इति शब्देन लोपः भवति. वस्तुतः द्वित्वकार्यं तु श्लौ सूत्रेण भवति. वदतु. श्लौ सूत्रेण भवति. तत् इति तद् पदस्य प्रथमाविभक्तिरूपमस्ति. अपि च अव्ययम्, ईश्वरार्पणम्, ईश्वराय अर्पणम्, ईश्वरार्पणम् इति चतुर्थी तत्पुरुषसमासः इति चिन्तयामि. ईश्वराय अर्पणं, कृष्णार्पणम् इति कथनेन कृष्णाय अर्पणं, कृष्णार्पणं, रामार्पणं, रामाय अर्पणं, रामार्पणं, भगवदर्पणं, भगवते अर्पणं, भगवदर्पणं, भगवते अर्पणं. चतुर्थी तत्पुरुषसमासः इति मम अवगमनम् अस्ति. चतुर्थी तदर्थार्थबलिहित रक्षितैः, चतुर्थी तदर्थार्थबलिहितसुखरक्षितैः इति सूत्रम् अत्र कार्यं करोति वा इति प्रश्ने सति. तदर्थार्थ तावान् भागः स्वीकर्तव्यः. बलिहितसुखरक्षितैः तानि पदानि अत्र न अन्वेति, किन्तु तदर्थार्थ इति भागपर्यन्तम् अत्र अन्वेति. शुभदा भगिनी, भवती किं चिन्तयति? न जानामि भगिनी, क्षम्यता. चतुर्थी तत्पुरुषसमासः इति मन्ये. अर्पणम् इति कीदृशं पदं महोदय, वदतु. हृदातुतः ल्युट् प्रत्ययस्य योजनेन अर्पणम् इति णिजन्तम्. णिजन्तम् अर्पि इति धातुतः, वदतु. अपुकागडम् अर्ति ह्री ह्री उडि क्ष्मुयि यातां पुग्णौ इति सूत्रेण अपुक् आगमः भवति. धातोः निक्ष योजनेन अर्पि इति प्रथमम् आतिदेशिक भवति. तदनन्तरम् अर्पि योगे अयोगेति अर्पयति इति अन्तिमं रूपम्. अत्र तु अर्पणम् इति रूपं दत्तमस्ति. णिच् युक्तं ल्युडन्तमस्ति. णिच् युक्तं ल्युडन्तं, किन्तु णिच् नास्ति चेत् किं रूपं सिद्ध्यति? रूपणम् इति अरणम्, अरणम् रु अर् भवति, अरणं वा अर्णं वा? अरणम् अर् योगे अन, ओके, अर् योगे अन, अरणम् रूपं साधयतु, रु धातुतः ल्युट् योजयतु, रु रु योगे ल्युट्, तत्र लकारः लशक्व तदिते इति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति, सोरि करेक्ट्, टकारः हलन्त्यमिति सूत्रेण इत्संज्ञा भूत्वा लोपः भवति, यु एव अवशिष्यते, अन इति आदेशः भवति, अन रु योगे अन इति भवति, रु योगे अन, तदनन्तरं अन सोरि ल्युट् प्रत्ययः आर्द्रधातुककृत्प्रत्ययः इति कारणेन तत्र गुणः गुणः भवति, ऋ गुणः भूत्वा अत्र केन सूत्रेण गुणः? तत्र सार्वधातुक आर्द्रधातुकयोः इति सूत्रेण गुणः भवति. उत्तमम्. रु इति धातुः इगन्तधातुः, अतः सार्वधातुक अर्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा रु अर् भवति. अर् योगे अन, अरण अरणम् इति अन्तिमं रूपं सिद्ध्यति. अत्र अणत्वम् अस्ति, किमर्थम्? तत्र रेफः अस्ति किल, अर अरणं रेफस्य अर् योगे अन, तत्र अकारः दट् अट्कुप् वाङ्नुं व्यवाये अपि व्यवाये व्यवधानं भूत्वा अपि किमपि बाधा न ददाति, सो अरणम् इति एव भवति नकारयुक्तम्. अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण णत्वं भवति अरणम् इत्यत्र, किन्तु अर्पणम् इति णिच्युक्तं रूपम् अस्ति. दशमं वाक्यं दर्शनभगिनी करोतु. अभक्ताय गीता न देया. अभक्ताय तत्र भक्तः भक्तिः यस्मिन् नास् भक्तिः यस्मिन् अस्ति सः भक्तः. अभक्तः इत्युक्ते नै तत्पुरुषः, तत् नै बहुव्रीहिः, नै तत्पुरुषः एव, न भक्तः अभक्तः तावदेव. ओ एवं किं? परन्तु भक्तः भक्तः तु बहुव्रीहिः अस्ति किल? भक्तः इति कृदन्तपदमस्ति. सत्यं, क्षम्यता. अभक्तः तत्र दानस्य प्रातः अस्ति इत्युक्ते चतुर्थी विभक्तिः आवश्यकी. अभक्ताय गीता, गीता अत्र प्रथमा विभक्तौ एव अस्ति. न देया, देया भगिनी न दातुं योग्यः इति जाने, परन्तु कीदृशं पदं न जाने. शुभदा भगिनी, भवती वक्तुमिच्छति वा देया इति किं पदम्? देय, देया, देया गीता अस्ति इति कारणात् तत्र देया इति भवति. देय इति पुल्लिङ्गे, देयम् इति नपुंसकलिङ्गे. दातुं योग्यम्, दातुं योग्यं. रमेश महोदय भवान् वदतु, अत्र दा धातोः परम् अचोयत् इति सूत्रेण यत् प्रत्ययः विहितः भवति. दा धातुः अजन्तधातुः, अतः यत् प्रत्ययस्य योजनेन दा धातुतः देय इति प्रातिपदिकं सिद्ध्यति, किन्तु अस्य रूपाणि त्रिषु लिङ्गेषु सम्भवन्ति. अत्र किञ्चित् चिन्तनम् अस्ति, वदतु. देय यत् दास्ताने इकारः, दी योगः यत् वा? ईद्यति इति सूत्रमस्ति. ईद्यति इति कथनेन ईत् यति, यति इति कथनेन सप्तम्यन्तं पदं. यत् इति प्रत्ययः अस्ति खलु, यत् प्रत्यये परे इति अर्थः अस्ति. यत् प्रत्यये परे, अतः ईत् स्यात्. यति परे आतः ईत् स्यात् इति सूत्रं वदति, ईद्यति सूत्रं वदति. अत्र यत् इति प्रत्ययः अस्ति. अजन्तधातुः अस्ति चेत् सामान्यतया यत् प्रत्ययः भवति, अपवादाः सन्ति. हलन्तधातुः ऋकारान्तधातुः चेत् ण्यत् प्रत्ययः भवति रुहलोर्ण्यत् सूत्रेण. अत्र दा धातोः परं यत् अस्ति, अपि च ईद्यति सूत्रेण ईत् आदेशः भवति. इदानीं वदतु. ईद् आदेशः भवति, तर्हि आकारस्य स्थाने ईकारः आगच्छति. दीयोगः यत्, यत् इति आर्धदातकप्रत्ययः अस्ति, तर्हि गुणस्य अवकाशः अस्ति. सार्वदातक आर्धदातकयोः इति सूत्रेण गुणः भवति. ईकारस्य स्थाने एकारः आदेशः भवति. देयोगः य देय इति रूपं सिद्ध्यति. तकारः तत्र हलन्त्यम् इति सूत्रेण अपगच्छति. उत्तमम्. अत्र देय इति प्रातिपदिकम् अस्ति. देय इति प्रातिपदिकं स्वीकृत्य त्रिषु लिङ्गेषु रूपाणि देयं, देयः, देया, यत् प्रत्ययस्य समानार्थकप्रत्ययाः सन्ति. के के सन्ति? अनियर् रसितव्यत् अस्ति. इदानीं दाधातुतः अनियर् वदतु. दातव्यं, दानीयं. दानीयम् इति अनियर् रूपम् अस्ति. दातव्यम् इति तव्यत् रूपम् अस्ति. देयम् इति नपुंसकलिङ्गे यत् प्रत्ययः अस्ति. अत्र देया इत्यस्मिन् स्थाने तव्यत् योजयतु. दातव्या इति भवति. गीता न दातव्या. गीता न दानीया. दानीयम् इति रूपम् अस्ति खलु, तत्र किं चित्रमस्ति? दायोगः अनीय अस्ति. दायोगः अनीय, दानीय सवर्णदीर्घसन्धि भूत्वा दानीय भवति. तत्र अनियर् अस्ति, तर्हि तत्र दा अनिट् एव अस्ति. अनियर् अपि ईडनुकूलः नास्ति. किमपि नास्ति. उत्तमम् उत्तमम्. किमपि कार्यं नास्ति. अत्र दा धातुः अजन्तधातुः, अतः अनिट् धातुः, अतः इडागमयोग्यत्वं नास्ति. अतः दानीयं, दातव्यं द्वयोः प्रसङ्गे इडागमः न दृश्यते. अनियर् प्रत्ययः तु अनिट् प्रत्ययः एव, किन्तु तव्यत् सेट् प्रत्ययः. तथापि धातोः आनुकूल्यं नास्ति इत्यतः इडागमः नास्ति. अतः दातव्यम् इति रूपमेव भवति. इडागमः तत्र नास्ति. अस्तु. गीता न दातव्या. कस्मै न दातव्या? अभक्ताय न दातव्या इति अस्ति. दर्शना भगिनी श्लोकं जानाति खलु, एकवारं वदतु. इदन्ते नातपस्काय नाभक्ताय कदाचन न चाशुश्रूषवे वाच्यं न च मां ये सूयते सूयति न च मां योभ्यसूयति. उत्तमम्. अष्टादशाध्यायस्य सप्तषष्टितमं सप्तषष्टिः. इदन्तेन तपस्काय नाभक्ताय कदाचन न च शुश्रूषवे वाच्यं. न चाशुश्रूषवे इति कथनेन न च अशुश्रूषवे इति अर्थः अस्ति. नाभक्ताय इति कथनेन न अभक्ताय इति अर्थः अस्ति. न तपस्काय इत्यत्रापि सन्धिकार्यमस्ति. न अतपस्काय, अतपस्काय, अभक्ताय, अशुश्रूषवे न वाच्यं. किं न वाच्यं? भगवद्गीता. भगवद्गीता यत्किमपि कृष्णः उक्तवान् तत् सर्वं सर्वं तत्र श्लोके इदम् इति उक्तमस्ति खलु. अतः इदं न वाच्यम्. इदं न वाच्यं. कस्मै न वाच्यम्? अतपस्काय, अभक्ताय, अशुश्रूषवे न वाच्यम्. गीताप्रसङ्गे वयं पूर्वं चर्चितवन्तः एव. न भक्तः, अभक्तः. गीता न देया. कस्मै न देया? अभक्ताय न देया. न दातव्या, न दानीया इति भाति. अग्रे सरेम. एकादशं वाक्यं शुभदा भगिनी करोतु. भक्ताः भक्त्या पत्रं, पुष्पं, फलम् इत्यादि ईश्वराय ददति. अत्र भक्ताः इति कर्तृपदं, भक्त्या इति तृतीय एकवचनं. भक्त्या इति पत्रं, पुष्पं, फलम् इत्यादि एतत् सर्वं तु नपुंसकलिङ्गे एव. द्वितीया विभक्ति एकवचनं पत्रं पुष्पं फलम् इत्यादि ईश्वराय अपि इति पुनः चतुर्थी सम्प्रदाने कर्मणायम् अभिप्रैति तं सम्प्रदानम् इति सूत्रेण ईश्वरः इत्यस्य सम्प्रदानसंज्ञा भूत्वा तस्य चतुर्थी विभक्ति ईश्वराय ददति इति दाधातोः ज्योत्यादिगणीयधातुः तस्य प्रथमा प्रथमपुरुषे एक बहुवचने ददति इति तस्य रूपं. भक्ताः ददति कस्मै ददति ईश्वराय ददति भक्त्या ददति भक्ति किं ददति पत्रं पुष्पं फलम् इत्यादि पत्रं पुष्पं फलं तोयम् इमानि पदानि नपुंसकलिङ्गपदानि. भक्ताः तत्र प्रत्ययः कः भक्ताः इति सुबन्त प्रथमा विभक्ति बहुवचने जस् प्रत्ययः जस् प्रत्ययः अस्ति. कृत् प्रत्ययः कः अस्तु भज् धातुतः क्त प्रत्ययः. भक्तिः इति पदमस्ति तत्र कृत् प्रत्ययः तत्र क्तिन् स्त्रियां क्तिन् इत्यनेन क्तिन् प्रत्ययः अतः भक्तिः इति भवति. अत्र भक्त्या इति रूपं दत्तमस्ति किन्तु भक्त्वा इति वदामि चेत् तत्र भेदः कः भक्त्या भिन्नं भक्त्वा भिन्नं भक्त्वा अत्र तु भज् धातुतः क्त्वा प्रत्ययः भजनं कृत्वा इति अर्थे भक्त्वा क्त्वान्तरूपम् अस्ति क्त्वान्तरूपम् उत्तमम्. अत्र भक्ताः ददति दर्शनभगिनी भवती वक्तुमिच्छति वा अत्र श्लोकः कः पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपरितम् अश्नामि प्रयतात्मनः. अश्नामि इति उक्तवती अश्नामि इति परमात्मा वदति अस्मिन् श्लोके. अश्नामि इत्युक्ते एन्जाय्स् इति एन्जाय्स् इति संस्कृतभाषया वक्तुमिच्छति वा मोदे सः मोदति इति मोदते. श्लोकं पुनः वदामि पत्रं पुष्पं फलं तोयं यो मे भक्त्या इति उक्तमस्ति. यो मे इत्यत्र विसर्गसन्धिकार्यमस्ति. यः मे इत्युक्ते मह्यं भक्त्या प्रयच्छति भक्त्या यः पत्रं पुष्पं फलं तोयं प्रयच्छति इत्युक्ते ददाति तदहं भक्त्युपहृतम् अश्नामि. अश्नामि इत्युक्ते अत्र प्रतिगृह्णामि इति अर्थः स्वीकरोमि अहं प्रीत्या स्वीकरोमि. तत् किं पत्रं पुष्पं फलं तोयम् एतत् सर्वम् अहम् अश्नामि. तत् कीदृशमस्ति भक्त्युपहृतं भक्त्या सहितं यद्दत्तमस्ति तदहं स्वीकरोमि प्रतिगृह्णामि. अस्मिन् श्लोके प्रयतात्मनः इति एकं समस्तपदमस्ति. प्रयतात्मनः पदं दृष्ट्वा तत्र विभक्तिः का सुन्दरमहोदय वदतु प्रयतात्मनः षष्टिविभक्तिः. षष्टिविभक्तिः प्रयतात्मनः अस्ति किन्तु प्रथमान्तं किं भवति प्रयतात्मा भवति प्रयतात्मा इत्यत्र विग्रहवाक्यं वदतु प्रयतः आत्मा इति षष्टि तत्पुरुषसमासः प्रयतः आत्मा यस्य सः ओके बहुव्रीहि ओके प्रयतः आत्मा यस्य सः प्रयतात्मा भवति प्रयतात्मनः प्रयतात्मन् इति प्रातिपदिकं भवति प्रयतः आत्मा यस्य सः समस्तपदमस्ति बहुव्रीहिसमासयुक्तं पदमस्ति. समस्तपदस्य षष्ट्यन्तं रूपं दत्तमस्ति तस्मिन् भवान् करोतु अग्रिमं वाक्यम् ज्ञानिनः शुश्रूषवे ज्ञानं ददति ज्ञानिनः नकारान्तं पदं ज्ञानी ज्ञानिनौ ज्ञानिनः अत्र बहुवचनरूपम् अस्ति ज्ञानिनः कर्ता अस्ति शुश्रूषवे इति चतुर्थी विभक्त्यन्तं पदमस्ति शुश्रूषवे इति दानक्रिया इति ज्ञानं ज्ञानं ददाति. ज्ञानम् इत्युक्ते ज्ञाधातोः ल्युडन्तं पदं ज्ञानम् अस्ति, तत् कर्मपदम् अस्ति. अत्र ज्ञानं ददति, ददति इति प्रथमपुरुष बहुवचनं पदम् अस्ति. दधातोः ददाति, दत्तः ददति इति भवति. ज्ञानिनः शुश्रूषवे ज्ञानं भव ददाति, ददति. अत्र ज्ञानिनः इति पदं दत्तमस्ति, एकवचनरूपं ज्ञानी अस्ति. ज्ञानी इति कीदृशं पदम्? ज्ञानी इति नकारान्तयुक्तं पदं. ज्ञानिन् इत्यस्य प्रथमाविभक्ति एकवचनं पदं ज्ञानी. अत्र कीदृशप्रत्ययः अस्ति? अत्र ज्ञाधातोः अत्र ज्ञान इति प्रातिपदिकम् अस्ति. ज्ञान इति प्रातिपदिकं स्वीकृत्य इनि प्रत्ययस्य योजनेन ज्ञानम् अस्य अस्मिन् अस्ति इति ज्ञानी तद्धितप्रत्ययः अस्ति. तद्धितप्रत्ययान्तपदं ज्ञानी. गुण इति प्रातिपदिकं स्वीकृत्य तद्धितप्रत्ययस्य योजनेन गुणिन् इति प्रातिपदिकं सिद्ध्यति. एवमेव अत्रापि ज्ञान इति प्रातिपदिकं स्वीकृत्य इनि तद्धितप्रत्ययस्य योजनेन ज्ञानिन् इति प्रातिपदिकं प्रथमाविभक्तिरूपं ज्ञानी भवति. शुश्रूषवे चतुर्थ्यन्तम् अस्ति, प्रथमान्तं वदतु. प्रथम शुश्रूषुः इति भवति. शुश्रूषुः इति सन्नन्तयुक्तं कृदन्तम्, सन्नन्तयुक्तं कृदन्तम् अस्ति. तत्र विग्रहवाक्यं कथं भवति? श्रुधातु, श्रुधातु अस्ति. श्रवण, श्रवण. ओके, शुश्रूषुः इत्यत्र विग्रहवाक्यं कथं वक्तव्यम्? श्रोतुम् इच्छा शुश्रूषा, श्रोतुम् इच्छा शुश्रूषा, श्रोतुम् इच्छा शुश्रूषा भवति. किन्तु अत्र मम प्रश्नः, शुश्रूषुः यः यः श्रोतुम् इच्छुः शुश्रूषु इच्छुः, श्रोतुम् इच्छुः शुश्रूषुः, यस्य इच्छा अस्ति सः शुश्रूषुः भवति. उत्तमं. शुश्रूषुः इति पदं भिन्नं, शुश्रूषा इति पदं भिन्नम् अस्ति. श्रोतुम् इच्छा शुश्रूषा, तत्र भिन्नकृत् प्रत्ययः अस्ति. शुश्रूषुः इत्यत्र भिन्नकृत् प्रत्ययः अस्ति. श्रु इति धातुं स्वीकृत्य सन् प्रत्ययं योजयामः. सन् प्रत्ययः कीदृशः? इच्छार्थकप्रत्ययः. इच्छार्थे सन् प्रत्ययस्य योजनेन तत्र सन्नन्तधातुः शुश्रूष इति नूतनधातुः निर्मीयते. सर्वे सन्नन्तधातवः अदन्तधातवः भवन्ति, इत्युक्ते अन्ते ह्रस्व अकारः श्रूयते. तत्र श्रुधातुतः शुश्रूष इति सन्नन्तधातोः निर्माणं भवति. सन्नन्तानां प्रसङ्गे अपि द्वित्वं भवति. केन सूत्रेण? न, द्वित्वप्रकरणे वयं पठितवन्तः. द्वित्वकार्यार्थं बहूनि सूत्राणि सन्ति. जुहोत्यादिगणीयधातूनां प्रसङ्गे श्लौ सूत्रेण द्वित्वं भवति, किन्तु सन्नन्तानां प्रसङ्गे संयङ्गोः इति एकं सूत्रमस्ति. सन्नन्तानां प्रसङ्गे यङ् अन्तानां प्रसङ्गे द्वित्वकार्यं भवति सर्वदा. अत्र धातुः श्रु अस्ति. श्रु धातोः कर्तरि लट् किम् अस्ति? कर्तरि लट् श्रूते, श्रूयते, श्रूयते. कर्मणि लट्, कर्मणि लट्. ओके, कर्तरि लट् शृणोति, शृणोति, शृणोति. ओके, कर्तरि लट् रूपं शृणोति, कर्मणि लट् रूपं श्रूयते अस्ति. किन्तु अत्र शुश्रूष इति सन्नन्तधातुः नूतनधातुः, शृणोति इति परस्मैपदिरूपम् अस्ति. इत्युक्ते वस्तुतः अयं धातुः परस्मैपदिधातुः एव, किन्तु सन्नन्तलटीरूपं शुश्रूषते भवति, आत्मनेपदिरूपम् आयाति. अयम् एकः अपवादः अस्ति. इत्युक्ते पूर्ववत् सनः इति सूत्रेण पूर्वं धातुः परस्मैपदी चेत् सन्नन्तधातुः अपि परस्मैपदिप्रत्ययानि एव गृह्णाति, पूर्वं औपदेशिकधातुः आत्मनेपदी चेत् सन्नन्तधातुः अपि आत्मनेपदप्रत्ययान् गृह्णाति. किन्तु अत्र एकः अपवादः, अपवादत्वेन यद्यपि श्रुधातुः परस्मैपदी तथापि सन्नन्तधातुः आत्मनेपदी प्रत्ययान् गृह्णाति, अतः शुश्रूषते इति सन्नन्तलटीरूपं सिद्ध्यति. ज्ञानिनः शुश्रूषवे ज्ञानं ददति, अस्य अर्थः कः? यस्य ज्ञानम् अस्ति ते ज्ञानिनः, यः शृणोति सः शुश्रूषुः, तत्कृते तेषां कृते स्वस्य ज्ञानं ददति इति अर्थः अस्ति. उत्तमं. शुभदा भगिनी भवती वदतु, अस्य अर्थः कः? शुश्रूषवे इत्युक्ते शुश्रूषु इति श्रोतुम् इच्छुः इति अर्थः. अतः ये जनाः ज्ञानं श्रोतुम् इच्छन्ति तस्मै अथवा तेभ्यः ज्ञानिनः ज्ञानं ददाति. नाम ये जिज्ञासवः भवति, तदपि वक्तुं शक्यते. जिज्ञासवः नाम येषां ज्ञातुम् इच्छा भवति, ज्ञानप्राप्तेः इच्छा भवति, ते जिज्ञासवः. अतः ज्ञानिनः ज्ञानीजनाः शुश्रूषवे ये श्रोतुम् इच्छन्ति, अथवा जिज्ञासवे ये ज्ञातुम् इच्छन्ति तेभ्यः ज्ञानं ददति इति. बहु सम्यक्, धन्यवादाः. रमेश महोदय भवान् वदतु. मम अभिप्रायः अस्ति तत्र सेवा अपि ते करोति इति. तर्हि सेवा कृत्वा यद् ज्ञानिनः सेवां कृत्वा अपि च तेषां श्रद्धा अपि भवेत्, तेषां जिज्ञासा अपि भवेत्, तादृश शुश्रश्रवे ज्ञानं ज्ञानी ददाति इति. बहु सम्यक्. अन्तिमं वाक्यं भवान् करोतु. भगवान् मुमुक्षवे मोक्षं ददाति. भगवान् इति भगवत् शब्दस्य प्रथमाविभक्ति एकवचनरूपम्. अत्र प्रातिपदिकं किमस्ति? भगवत्. स्त्रीलिङ्गे किं वक्तव्यं? भगवती. पुंलिङ्गे? भगवत्. नपुंसकलिङ्गे अपि भगवत् एव भवति. प्रातिपदिकं भगवत् अस्ति, पुंलिङ्गे भगवान् भवति, स्त्रीलिङ्गे भगवती भवति, खलु? न न, प्रातिपदिकमपि भगवती एव भवति खलु, न भवति वा? स्त्रीलिङ्गे प्रातिपदिकमपि भगवती एव, भगवती एव प्रातिपदिकं, स्त्रीलिङ्गरूपमपि भगवती एव. पुंलिङ्गे नपुंसकलिङ्गे प्रातिपदिकं भगवत् अस्ति, नपुंसकलिङ्गे रूपं भगवत्, किन्तु पुंलिङ्गे प्रथमाविभक्ति एकवचनरूपं भगवान् इति भवति. तत्र प्रत्ययः कः? सुप्रत्ययः. मतुप्रत्ययः. मतुप्रत्ययः कीदृशप्रत्ययः? मतुप्रत्ययः तद्धितप्रत्ययः एव. किमर्थं तद्धितप्रत्ययः इति वदामः? एतत् प्रातिपदिकात् विधीयते. तस्मै हितम् इति तद्धितं प्रातिपदिकात् अयं प्रत्ययः मतु प्रत्ययः विहितः भवति. मतुप् इति तद्धितप्रत्ययः. अग्रे वदतु महोदय, रमेश महोदय. मुमुक्षवे इति चतुर्थी विभक्तिः अस्ति. दानक्रियायाः पात्रं मुमुक्षुः अस्ति इति सम्प्रदानसंज्ञा भूत्वा चतुर्थी सम्प्रदानम् इति सूत्रेण मुमुक्षवे इति चतुर्थी विभक्त्याम् अस्ति. मुमुक्षवे इत्यस्य प्रथमान्तं वदतु. मुमुक्षुः. मोक्तुम् इच्छा. मुमुक्षा. मोक्तुम् इच्छुः. मुमुक्षुः. मोक्तुम् इच्छति. मुमुक्षुः. मोक्तुम् इच्छति. मुमुक्षति इत्युक्ते मुमुक्षति इति तिङन्तरूपं लटीरूपं किन्तु मुमुक्षुः मुमुक्षा इत्यादीनि रूपाणि सन्नन्त कृदन्तानि खलु उः प्रत्ययः अस्ति वदतु मुमुक्षा इत्यत्र प्रत्ययः विस्मृतवान् मुमुक्षा जिज्ञासा मुच् धातुः मोक्षणे इत्यस्मिन् अर्थे मुच् धातुः अस्ति मुच् धातोः सन्नन्तरूपमेव मुमुक्षा मुमुक्षुः मुमुक्षति इमानि रूपाणि मुच् धातोः रूपाणि तत्र आदौ सन् प्रत्ययस्य योजनेन सन्नन्तधातोः निर्माणं भवति तस्मात् परं कृत् प्रत्ययस्य योजनेन सन्नन्तकृदन्तं सिध्यति मुच् धातुः तुदादिगणे अस्ति तुदादिगणे अस्ति चेत् विकरणप्रत्ययः कः षविकरणप्रत्ययः भवति लटीरूपं जानाति वा मुच् धातोः मुञ्चति मुञ्चति कथं सिध्यति मुचि प्रारम्भः इति धातु अस्ति इति अहं चिन्तयामि शुभदा भगिनी वदतु तत्र शे मुचादीनाम् इति एकं सूत्रमस्ति शप्रत्यये परे मुचादिधातोः कृते मुचादि इति कथनेन मुचादि अन्तर्गणः अस्ति तुदादिगणे मुचादिगणः नाम्ना एकः अन्तर्गणः तुदादिगणे अस्ति तस्मिन् गणे मुचादि अन्तर्गणे अष्टधातवः सन्ति खलु आम् वदतु तत्र मुचादिगणे अष्टधातवः सन्ति तेषां श विकरणप्रत्यये परे नुमागमः भवति मिदचोन्त्यात् परः इत्यनेन नुम् इति मध्ये अन्तिम अलः परम् आगच्छति अतः मुच् इत्यस्य मुञ्च् इति भवति अत्र मकारोत्तरवर्ति उकारः अस्ति खलु मुच् इत्यत्र मकारोत्तरवर्ति उकारः एव अन्तिम अचुवर्णः अस्ति मिदचोन्त्यात् परः इति सूत्रेण अन्तिम अचुवर्णस्य अनन्तरं नुमागमः भवति नुम् इत्यत्र मकारः इति संज्ञकः उकारः अपि गच्छति केवलं नकारः एव तिष्ठति मुञ्च् भवति तत्र किं चिन्तनं तत्र प्रथमं तु नश्चापदान्तस्य झलि इत्यनेन मकारस्य उपरि अनुस्वारः भवति मुञ्च् इति भवति तदनन्तरं अनुस्वारस्य यै परसवर्णः इत्यनेन चकारस्य अनुनासिकपरसवर्णः ञकारः आगच्छति अतः मुञ्च् इति तस्य अन्तिमधातुरूपं भवति उत्तमं मुञ्च् चवर्गीय अनुनासिकव्यञ्जनयुक्तं रूपं तत्र सिद्ध्यति मुञ्च् योगः शविकरणप्रत्ययात् आयाति खलु मुञ्च इति अङ्गं भवति तिप् प्रत्ययस्य कृते वर्णमेलनेन मुञ्चति इति रूपं सिद्ध्यति मुञ्चति इति रूपं मुच् धातोः कर्तरी लट् रूपम् अस्ति किन्तु मुच् धातोः सन्नन्तरूपमेव मुमुक्ष इति तत्र बहूनि कार्याणि भवन्ति इति मम अवगमनं सन् प्रत्ययस्य योजनेन सन्यङ्गोः सूत्रेण द्वित्वं भवति अन्यानि कार्याणि अपि भवन्ति अन्ततो गत्वा अदन्तधातुः सन्नन्तधातुः मुमुक्ष इति धातुः सिध्यति अन्ये धातवः अस्ति शे मुचादीनाम् इति मुचादि धातवः अन्तर्गणे अन्तर्गणे मुचादि इति अन्तर्गणे अस्ति किल तत्र अन्ये धातवः अष्टधातवः अस्ति वा सन्ति वा अष्टधातवः सन्ति विद् धातोः रूपं लाभे इत्यस्मिन् अर्थे एकः धातुः अस्ति खलु विद् धातोः रूपं विन्दति विन्दति आम् आम् विद् धातुः बहुषु गणेषु अस्ति विद्यते इति एकं रूपम् अस्ति अदादिगणे वेत्ति रूपम् अस्ति किन्तु तुदादिगणीयविद् धातुः लाभे इत्यस्मिन् अर्थे अस्ति तस्मिन् प्रसङ्गे अपि नुमागमः भूत्वा विन्दति इति रूपं सिद्ध्यति विन्दति तदपि मुचादि मुचादिगणे अस्ति वा अस्ति तत्र अष्टधातवः मुच् लुप् विद् लिप् सिच् कृत् खिद् पिश् इति अष्टधातवः शिच् धातोः रूपं सिञ्चति भवति वा सिञ्चति आम् सिञ्चति आम् लिप् धातोः रूपं लिम्पति भवति इत्युक्ते एतेषु नुमागमः भूत्वा रूपं सिद्ध्यति लटिप्रसङ्गे लटिप्रसङ्गे इति न वदामः शाप्रत्यये परे शाप्रत्ययपरे इति कथनेन तत्र सार्वधातुकलकारेषु इति वक्तव्यमस्ति. इत्युक्ते चतुर्षु सार्वधातुकलकारेषु तत्र शाप्रत्ययः तुदादिभ्यः शः सूत्रेण शाप्रत्ययः आयाति इत्यतः शाप्रत्यये परे मुचाति अन्तर्गणीयधातूनां प्रसङ्गे नुमागमः दृश्यते. अस्य वाक्यस्य अर्थः कः? रमेश महोदय वदतु. यदि मुमुक्षुः मुमुक्षुः इत्युक्ते यत् यः मोक्षम् इच्छति सः एव मुमुक्षुः अस्ति. कः तस्य मोक्षं ददाति इति प्रश्ने सति भगवान् एव तस्य कृते मोक्षं ददाति इति वार्ता अस्ति. मुमुक्षुः स्यात् अपि च अन्ततो गत्वा भगवान् एव ददाति इति वा न वा? तदेव भगवान् मुमुक्षवे मोक्षं ददाति. दर्शना भगिनी, भवती किम् अवगतवती? यः मोक्तुम् इच्छन्ति, मोक्षम् इच्छन्ति, तं भगवान् ददाति योग्यः अस्ति चेत्. न केवलम् इच्छुकः भवनीयः, परन्तु योग्यः अपि भवनीयः इति. सन् प्रत्ययः तु इच्छार्थकप्रत्ययः. विवेकचूडामण्यां तत्र लिखितमस्ति मोक्षस्य इच्छा तु भवनीयः एव, परन्तु इच्छा भवनीया एव, परन्तु योग्यता अपि आवश्यकम्. भगवान् ददाति इति उक्तमस्ति, अस्य अर्थः कः? शुभदा भगिनी, भगवान् ददाति वा, अस्माकं प्रयत्नः आवश्यकः वा? प्रयत्नः तु आवश्यकः एव. यदा प्रयत्नः नास्ति चेत् भगवान् अपि किमपि कर्तुं न शक्यते, न शक्नोति. केवलं भगवतः भक्तिः तत्र पर्याप्तं नास्ति, स्वस्य प्रयत्नः अपि करणीयम्. भवती वदतु, आत्मविश्वासः परमात्मविश्वासः द्वयोः कः आवश्यकः, किमर्थम्? आत्मविश्वासः परमात्मनि विश्वासः. आत्मनः विश्वासः तु आवश्यकमेव, तद् अस्ति चेदेव वयं प्रयत्नं कर्तुं प्रभवामः. यदा आत्मविश्वासः नास्ति चेत् वयं किमपि प्रयत्नं कर्तुं न प्रभवामः. अपि च प्रयत्नं वयं कर्तुं प्रयत्नं तु वयं कुर्मः, परन्तु यदा भगवती निष्ठा, श्रद्धा, विश्वासः अस्ति चेदेव तस्य फलितं प्राप्तं भवति. अतः आत्मविश्वासः अपि च परमात्मने विश्वासः, क्षम्यतां, परमात्मनि विश्वासः अपि, द्वयोः अपि नितान्तम् आवश्यकता अस्ति, नितान्ता आवश्यकता अस्ति, नितराम् आवश्यकता अस्ति. बहु सम्यक्, धन्यवादाः. अत्र मोक्षः इति पदमस्ति, तस्मिन् स्थाने मुक्तिः इति पदमपि योजयितुं शक्नुमः. मोक्ष इति धातुः अस्ति, चुरादिगणे अस्ति, मुच् धातोः रूपमेव मुक्तिः. मुच् धातुतः क्तिन् प्रत्ययस्य योजनेन मुक्तिः इति रूपं सिद्ध्यति. अस्तु, वयं सम्यक् चिन्तनं कृतवन्तः चतुर्थीविभक्तेः प्रसङ्गे. अग्रे चतुर्थीविभक्त्यन्तानि पदानि दत्तानि, अपि च अभ्यासाः अपि स्थापिताः, तेषां प्रसङ्गे किञ्चित् चिन्तनं कुर्वन्तु. आगामिनि सप्ताहे वयं पुनः मिलित्वा चर्चां करिष्यामः. सर्वेषां धन्यवादाः. धन्यवादः भगिनी, धन्यवादाः.